नमस्सर्वेभ्यः, सर्वेषां समासचिन्तनवर्गं प्रति स्वागतम्। प्रवर्तमानः विषयः तु अव्ययीभावसमासः। आरम्भे पूर्वस्मिन् वर्गे अधीतानां विषयाणां प्रसङ्गे पुनस्मरणत्वेन किञ्चित् वदामि, तदनन्तरं करपत्रात् पठेम। अव्ययीभावः इति सूत्रेण अव्ययीभावसमाससंज्ञा दीयते। अव्ययीभावः इति प्रथमं सूत्रमस्ति अष्टाध्याय्यां। तदनन्तरम् अव्ययीभावश्च इति सूत्रेण अव्ययीभावसमासयुक्तं पदम् अव्ययपदं भवति, अपि च अव्ययीभावश्च इति सूत्रेण एव, किन्तु द्वितीयाध्याये यत् सूत्रमस्ति तेन अव्ययीभावसमासयुक्तं पदं नपुंसकत्वम् अपि प्राप्नोति। तदनन्तरम् अव्ययीभावसमासविधानार्थम् एकं दीर्घं सूत्रमस्ति, अव्ययं विभक्तिसमृद्धि विरुद्धि अर्थाभाव अत्यय असम्प्रति शब्दप्रादुर्भाव पश्चात् यथा आनुपूर्व्य यौगपद्यसादृश्यसम्पत्तिसाकल्य अन्तवचनेषु इति विधायकसूत्रमस्ति। अनेन सूत्रेण अव्ययीभावसमासविधानं भवति। अस्मिन् सूत्रे केवलं पदद्वयमेव अस्ति। प्रथमं पदम् अव्ययम्, द्वितीयं पदं समस्तपदमस्ति। तस्मिन् समस्तपदे षोडशपदानि सन्ति। एतेषु षोडशेषु अर्थेषु विद्यमानम् अव्ययं समर्थेन सुबन्तपदेन सह समस्यते, तदा अव्ययीभावसमासः भवति इति वयं ज्ञातवन्तः। ते षोडश अर्थाः के इति ज्ञातव्यं। तत्र प्रथमं पदं दीर्घसूत्रे प्रथमं पदमस्ति विभक्ति, विभक्ति समृद्धि वृद्धि अर्थाभाव, तत्तादृशरीत्या सूत्रमस्ति। तत्र विभक्त्यर्थे एकमेव अव्ययं पदमस्ति, अधि इति अव्ययपदमस्ति। विभक्त्यर्थे अधि इति अव्ययप्रयोगः क्रियते, सप्तमी विभक्त्यर्थे भवति। तदर्थं कानिचन उदाहरणानि वयं परिशीलितवन्तः। अधिहरि, अधिमुनि, अधिगुरु इत्यादीनि उदाहरणानि सन्ति तत्र। अनन्तरं समीपार्थे उप इति अव्ययपदस्य प्रयोगः क्रियते, तदर्थम् उदाहरणानि उपकृष्णम्, उपवनम्, उपरामम् इत्यादीनि उदाहरणानि सन्ति। समृद्ध्यर्थे, समृद्ध्यर्थे इत्युक्ते वृद्धेः आधिक्यम्, वृद्धेः आधिक्यं, तस्मिन् अर्थे सु इति अव्ययस्य प्रयोगः क्रियते। तदर्थम् एकम् उदाहरणं परिशीलितवन्तः, सुमद्रम् इति उदाहरणमस्ति। वृद्ध्यर्थे वृद्धेः अभावः इत्यस्मिन् अर्थे दुर् इति अव्ययस्य प्रयोगः क्रियते, तदर्थं दुर्यवनम् इति उदाहरणं दृष्टवन्तः। अर्थाभावार्थे इत्युक्ते पदार्थस्य अभावः, पदार्थस्य असत्ता इत्यस्मिन् अर्थे एकं निर् इति अव्ययपदमस्ति, तस्य प्रयोगः क्रियते अर्थाभावार्थे। निर् इत्यस्य प्रयोगः क्रियते। तत्र उदाहरणार्थं निर्मशकं, निर्मक्षिकं, निर्विघ्नम् इत्यादीनि पदानि वयं दृष्टवन्तः। अत्ययार्थे अत्ययार्थे इत्युक्ते नाशः इत्यस्मिन् अर्थे तत्र त्रीणि अव्ययपदानि सन्ति, अति, निर्, निस्। एतेषु त्रिषु अव्ययेषु अन्यतमं पदम् उपयुज्य समस्तपदं निर्मामश्चेत् तदा अत्र अव्ययीभावसमासः भवति। अत्ययार्थे इत्युक्ते नाशः इत्यस्मिन् अर्थे तत्र अति इति अव्ययपदस्य प्रयोगः क्रियते। तदर्थम् उदाहरणानि अतिहिमम् इति एकम् उदाहरणमस्ति, निर्हिमम् अपि अन्यत् पदं साधयितुं शक्नुमः। अपि च न केवलम् अत्ययार्थे अति इति पदस्य प्रयोगः भवति, असम्प्रति अर्थे अपि अति इति पदस्य अव्ययपदस्य प्रयोगः भवति। असम्प्रति अर्थे, असम्प्रति इत्युक्ते अयोग्यकालः, अयुक्तः कालः इत्यस्मिन् अर्थे तत्र अति इति अव्ययपदस्य प्रयोगः भवति। तदर्थम् अतिनिद्रम्, अतिकम्बलम् इत्यादीनि पदानि वयं परिशीलितवन्तः। अग्रिममस्ति शब्दप्रादुर्भावः तस्मिन् अर्थे इति अव्ययपदस्य प्रयोगः भवति. शब्दप्रादुर्भावः इत्युक्ते शब्दस्य प्रसिद्धिः इति अर्थः. तत्र इति हरि, इति गोविन्दम्, इति ज्ञानम्, इति ईश्वरम् इत्यादीनि पदानि वयं परिशीलितवन्तः. तदनन्तरं पश्चादर्थे अनु इति अव्ययपदस्य प्रयोगः भवति. उदाहरणार्थम् अनुविष्णु, अनुमृगम्, अनुवृष्टि इत्यादीनि उदाहरणानि सन्ति. तत्र तावत्पर्यन्तं गते सप्ताहे वयं चर्चितवन्तः. अद्य वयं करपत्रात् एव यथा इत्यस्य चत्वारः अर्थाः सन्ति इति तत्र अनुच्छेदात् आरभ्य पठेम. तत्र यथा इति शब्दस्य चत्वारः अर्थाः सन्ति. योग्यता, वीप्सा, पदार्थ अनतिवृत्तिः, सादृश्यम्. तस्मात् आरभ्य अद्य पठेम. अपि च अन्यः विषयः एकः अस्ति, अष्टाध्यायीसूत्रपाठः इति पुस्तके षट्चत्वारिंशत्तमे अव्ययीभावसमाससम्बद्धसूत्राणि सन्ति. सर्वे तानि सूत्राणि एकवारं पठन्तु. यावत्पर्यन्तं वयम् अव्ययीभावसमासप्रसङ्गे चिन्तनं कुर्वन्तः स्मः तावत्पर्यन्तं तानि सूत्राणि अपेक्षितानि, आवश्यकानि, अपि च स्मर्तव्यानि. तत्र अव्ययीभावः इति सूत्रात् आरभ्य अन्यपदार्थे च संज्ञायां सूत्रपर्यन्तम् अव्ययीभावसमाससम्बद्धसूत्राणि सन्ति. भवन्तः सर्वे तत् तानि सूत्राणि पठन्तु. सः एकः विषयः. अधुना करपत्रात् वयं पठेम. सर्वे तत् करपत्रम् उद्घाटयन्तु, पुरतः स्थापयन्तु, तेन वयं चिन्तनं कर्तुं शक्नुमः. उत्तमम्. तत्र दशमः बिन्दुः अस्ति. अत्र श्रीराम महोदय, भवान् पठतु. अत्र यथा इत्यस्य चत्वारः अर्थाः सन्ति. आं भगिनि, तत्र यथा इत्यस्य चत्वारः अर्थाः सन्ति. योग्यता, दीप्सा, पदार्थानतिवृत्तिः, सादृश्यं च. अत्र यथा इति अव्ययस्य प्रयोगः क्रियते. अत्र यथा इति पदस्य प्रयोगः चत्वारेषु चतुर्षु स्थलेषु भवति. योग्यता, दीप्सा, पदार्थ अनतिवृत्तिः, सादृश्यम् इति चतुर्षु स्थलेषु भवति. प्रथमम् अस्ति योग्यता. योग्यता इत्युक्ते अर्हता. अस्मिन् अर्थे अणु इति अव्ययं समस्यते. यथा रूपस्य योग्यम् अनुरूपं, गुणानां योग्यम् अनुगुणम्, लेखस्य योग्यम् अनुलेखम्, विद्यालयस्य योग्यम् अनुविद्यालयम्, अनुरूपं सह युतकं क्रियते. एतानि उत्तराणि अनुप्रश्नं भवन्ति. अनुप्रश्नं भवन्ति इत्युक्ते एतानि उत्तराणि अनुप्रश्नं भवन्ति. अर्हता इति अर्थे योग्यता इत्युक्ते अर्हता. तस्मिन् अर्थे अणु इति अव्ययपदम् अव्ययपदस्य प्रयोगः भवति. सुबन्ते अन्य सुबन्तेन समस्यते अणु इति अव्ययपदम्. यथा उदाहरणमस्ति अत्र रूपस्य योग्यम् इति स्थले तत्र अनुरूपम् अनुरूपम् इति समस्तपदम् अव्ययीभावसमासेन निर्मितं भवति. इदानीं गुणानां योग्यम् अनुगुणम् इति समस्तपदं भवति. लेखस्य योग्यम् अनुलेखं, विद्यालयस्य योग्यम् अनुविद्यालयम्. एतेषु उदाहरणेषु सर्वत्र अणु इति अव्ययपदम् अन्यैः सुबन्तपदैः समस्यते इति अवगन्तव्यम्. तत्र वाक्येदं पश्यामश्चेत् अनुरूपं सह युतकं क्रियते इत्युक्ते तस्य योग्य युतकं तस्य योग्यं रूपं युतकं क्रियते इति अर्थः अहं चिन्तयामि. अत्र क्रीणाति इति लिखितमस्ति. क्रीणाति क्रीणाति सत्यम्. उत्तमं. एतानि उत्तराणि वदतु भवतु भगिनि. एतानि उत्तराणि अनुप्रश्नं भवन्ति इत्युक्ते उत्तराणि प्रश्नस्य योग्य योग्यता कथं वदामः भगिनि. अनुप्रश्नं प्रश्नस्य योग्यम् प्रश्नस्य अनुगुणम् अथवा योग्यता इत्युक्ते प्रश्नस्य अनुगुणं तद् प्रश्नम् अनुसृत्य उत्तराणि भवन्ति भवन्ति इति अर्थः अनुप्रश्नं भवन्ति इति अग्रे पठामः. अत्र मुख्यविषयः कः इत्युक्ते अत्र पूर्वस्मिन् वाक्ये पश्चादर्धे अपि अनु इति अव्ययस्य प्रयोगः दृश्यते. अत्रापि योग्यता इत्यस्मिन् अर्थे अपि अनु इति अव्ययस्य प्रयोगः क्रियते इति भाति. अत्र योग्यता इति पदमस्ति, तत्र योग्य इति सुबन्तपदमस्ति, तत्र तल् इति एकः प्रत्ययः अस्ति तद्धितान्तपदं. तल् प्रत्ययस्य योजनेन योग्यता इति पदं सिध्यति. यथा मधुरता इत्या पदम् इव तल् प्रत्ययान्तरूपम् अस्ति. एतावता अत्र समस्तपदानि लिखितानि, बहूनि समस्तपदानि, अनुरूपम्, अनुगुणम्, अनुलेखम्, अनुविद्यालयम्, अनुरूपम्, अनुप्रश्नम् इति समस्तपदानि, अपि च लौकिकविग्रहवाक्यानि अत्र लिखितानि. किन्तु अलौकिकविग्रहवाक्यं लेखितुमिच्छामश्चेत् साधारणतया षष्टिविभक्तिप्रत्ययं योजयित्वा लेखनीयम् इत्युक्ते तत्र गुणानां योग्यं, तत्र लेखस्य योग्यम् इत्युक्ते षष्टिविभक्ति एकवचनप्रत्ययः अस्ति. गुणानां योग्यम् इति अस्ति चेत् तत्र षष्टिविभक्ति बहुवचनप्रत्ययः आम् इति प्रत्ययं योजयित्वा तत्र अलौकिकविग्रहवाक्यं लिखामः. उत्तमं महोदय. अग्रे अपि पठतु. अत्र यस्मिन् प्रसङ्गे केवलम् अस्मिन् प्रसङ्गे एव षष्टिविभक्ति पुनः एकवारं पुनः वदतु भगिनि. तत् सर्वम् अग्रे आयास्यति भगिनि, केवलम् अहम् उक्तवती अत्र अस्मिन् परिच्छेदे समस्तपदानि दत्तानि, समस्तपदानां विग्रहवाक्यानि इत्युक्ते लौकिकविग्रहवाक्यानि लिखितानि. यथा अनुगुणं, गुणानां योग्यम् इति लौकिकविग्रहवाक्यमस्ति. किन्तु वयम् अग्रे गत्वा प्रक्रिया रूपसिद्ध्यर्थं प्रक्रियां करिष्यामः. तस्मिन् सन्दर्भे अलौकिकविग्रहवाक्यं लेखनीयं, तदर्थं तत्र गुणानां योग्यम् इति अस्ति चेत् तत्र गुणयोगः आम्, तत्र सुप्रत्ययः तत् आम् इति प्रत्ययः आयाति. तादृशरीत्या तत्र विग्रहवाक्यम् अनुसृत्य न, किन्तु अर्थः किम् इति अहं न अवगच्छामि. गुणानां योग्यम् इत्युक्ते गुणानां योग्यम् अत्र अनुगुणम् इत्युक्ते तत्र कम्पेटबल् इत्यस्मिन् अर्थे गुणानां योग्यम् अनुगुणम् भगिनि केपेबल् आफ् गुण समथिङ्ग् लैक् देट् भगिनि इत्युक्ते योग्यता अस्ति तत् तुलनात्मक योग्यता अस्ति चेत् एव गुणानां योग्यम् इति अनुगुणम् इत्युक्ते कोऽपि वदतु, तस्य इतोपि भिन्नरीत्या वक्तुं शक्यते वा? अनुगुणम् इति कम्पेटबल् इत्येव अहं चिन्तयामि यथा भवती उक्तवती. अनुगुणम् उत्तरम् उक्तवान् छात्रः इति वाक्यं अनुगुणं कार्यं करणीयं तत्र तादृशं भवति अकार्डिङ्ग् टु इङ्ग्लिश् विशेषतया अत्र किं लिखितमस्ति इत्युक्ते अनु इति अव्ययपदस्य प्रयोगः न केवलं पश्चादर्थे योग्यार्थे अपि च अन्यसन्दर्भे अपि भवति इति भाति अनु इति अव्ययपदस्य प्रयोगः अत्र तु योग्यार्थे इदानीं तु अनुरूपं तत्र योग्यता किमस्ति रूपम् अस्ति खलु अनुगुणं भवती उक्तवती कम्पाटिबल् अनुरूपम् इत्युक्ते अनुरूपं तस्य रूप अनुसारं किं भगिनि रूपस्य योग्यं वदतु रूपानुसारं सः युतकं क्रीणाति इति अनुरूपं सः युतकं क्रीणाति शनै शनै आगच्छति अत्र समस्त पदं वाक्ये उपयोजयामः अत्र ईदृशरीत्या वयम् अवगन्तुं शक्नुमः अहं शाटिकां क्रीतवती किन्तु अनुरूपं चोलं क्रीतवती अनुरूपं चोलं क्रीतवती इत्युक्ते तत्र मेचिङ्ग् ब्लौस् मेचिङ्ग् भवति अस्तु इति भवितुम् अर्हति अग्रे पठतु महोदय भगिनि एकक्षण यदि अहं वदामि उपरि योग्यतः शीर्षकः अस्ति योग्यता अस्ति अतः योग्यता अनुसार योग्यं कोऽपि संशयः नास्ति गुणानां योग्यं यथा उपकृष्णं गुणां योग्यप्रयायवाची शब्दः अस्ति परन्तु अनुगुणः अनुगुणं समस्तपदं अस्ति परन्तु योग्यता उपरि कथितः योग्यता यदि योग्यतः शीर्षकः अतः अनु गुणानां योग्यं गुणम् अनुगुणं समानं न भवितव्यम् केवलम् इत्युक्ते एतावत् अत्र अनु इति अव्ययस्य अर्थः तु योग्यता तत्र अर्हता तत्र वदतु महोदय वदतु अहं केवलम् उपकृष्णं समान वदामि यदि उपकृष्णम् अतः उप अर्थः कः उप अर्थः समीपम् अतः उपकृष्णम् उप समीपं पर्यायवाची शब्दः उप सम्बन्धे अत्र अनु योग्यं पर्यायवाची सम्बन्धः अर्थः गुणानां योग्यम् अतः अनुगुणम् अनु यथा उप समीपं तर्हि अनु योग्यं समान अत्र मम चिन्तनमस्ति अत्र महोदय अहं चिन्तयामि अत्र वाक्यद्वयं दत्तमस्ति अनुरूपं युतकं क्रीणाति अनन्तरम् अनुप्रश्नं उत्तराणि भवन्ति तत्र वाक्यद्वयं दत्तमस्ति अनुरूपं युतकम् इत्युक्ते अत्र अस्मिन् प्रसङ्गे केवलम् अनु इति अव्ययः योग्यार्थे अर्हता इत्यस्मिन् अर्थे तत्र अनुरूपं युतकम् इति तत्र योग्यता अर्हता इति अर्थः नास्ति किन्तु अनु इत्यस्य प्रयोगः योग्यार्थे एव भवति इति विषयः तत्र अनुगुणम् अनुगुणं तस्मिन् सन्दर्भे योग्यता इति अर्थः सङ्गच्छते तत्र. किन्तु अत्र अनुरूपं युतकं क्रीणाति इत्यस्मिन् सन्दर्भे तत्र केवलं म्याचिङ्ग् इति भवति. किन्तु अनुप्रश्नम् उत्तराणि भवन्ति इत्युक्ते प्रश्नस्य योग्य उत्तराणि इत्युक्ते तद् प्रश्न अकार्डिङ्ग् टु अथवा भगिनी पठनस्य योग्यम् अनुपठनं एव इति अपि वक्तुं शक्नुमः किल? किन्तु तत्र सन्दर्भः कः इति द्रष्टव्यं. तत्र अर्थः सम्यक् सङ्गच्छते वा न वा इति किञ्चित् कार्यस्य योग्यम् अनुकार्यम् इति वा वयं वदामः चेत् साधु अस्ति किल, अर्हता अस्ति, कार्यं कर्तुम् अर्हता अस्ति इति अर्थः भवति किल? भवति. इतोपि किञ्चित् चिन्तनीयं किन्तु अत्र सर्वे चिन्तयन्तु तस्मिन् प्रसङ्गे अग्रे सरेम. अत्र राजीव भगिनी भवती एव पठतु अत्र वीप्सा इत्यस्मिन् प्रसङ्गे. दीप्सा इत्युक्ते पौनःपुण्यः. प्रति इति अव्ययस्य प्रयोगः क्रियते यथा अर्थमर्थं प्रति, प्रत्यर्थं, प्रतिमासं, प्रतिगृहं, प्रत्येकम् इत्यादीनि उदाहरणानि. यथा प्रतिवृक्षं सिञ्चति इत्यस्य एकैकं वृक्षं सिञ्चति इत्यर्थः. रामः प्रतिदिनं कार्यालयं गच्छति. अत्र वीप्सा इत्युक्ते पुनः पुनः इति वीप्सा इत्युक्ते पौनःपुण्यः अर्थं दिने प्रति इति अव्ययस्य प्रयोगः क्रियते. अर्थमर्थं प्रति इत्युक्ते प्रत्यर्थम् इति अर्थं भवति. तादृशं प्रतिमासं मासं प्रति इत्युक्ते प्रतिमासं, गृहं गृहं प्रति अपि वयं शक्नुमः प्रतिगृहम्, एकम् एकं प्रति इत्युक्ते प्रत्येकम् इत्यादीनि उदाहरणानि अत्र दत्तानि. यथा वाक्यं प्रतिवृक्षं सिञ्चति इत्यस्य वाक्यस्य अर्थं किम् इत्युक्ते एकैक वृक्षं सः सिञ्चति इति सः भवति. तादृशमेव प्रतिदिनं कार्यालयं गच्छति इत्युक्ते वीप्सा पौन सः दिने दिने कार्यालयं गच्छति इति अपि अर्थं भवितु अपि वाक्यं भवितुम् अर्हति किल. दिनं दिनं रामः दिनं दिनं कार्यालयं गच्छति इत्युक्ते प्रतिदिनं गच्छति इति वाक्यं भवितुम् अर्हति इति अहं चिन्तयामि भगिनि. उत्तमम् उत्तमम्. अत्र केवलं पदानां प्रसङ्गे किञ्चित् वदामि. अत्र वीप्सा इति पदमस्ति. वीप्सा इति पदं सन् प्रत्ययान्तरूपम् अस्ति. तत्र इच्छार्थे सन् प्रत्ययस्य योजना प्रयोगं कुर्मः. तत्र वि उपसर्गपूर्वकः आप्लु धातुतः सन् प्रत्ययस्य योजनेन वीप्सा इति पदं सिद्ध्यति. वीप्सा इत्युक्ते रेपिटिशन्, पुनः पुनः कार्यं कुर्मः. अत्र एकं पदं लिखितमस्ति आवरणे पौनःपुण्यं, तत्र मुद्रणदोषः अस्ति. पौनःपुण्यं तत्र मूर्धन्यणकारः न आयाति, केवलं दन्त्यनकारः एव लेखनीयं. पौनःपुण्यम् इति पदम् अद्धितप्रत्ययान्तपदं. पुनः पुनः इत्यस्य भावः पौनःपुण्यम् इति भवति. अत्र पौनःपुण्येन कार्यं कुर्मः तस्मिन् अर्थे प्रति इति अव्ययपदस्य प्रयोगः क्रियते. साधारणं पदमेव प्रतिदिनं. प्रतिदिनं बहु साधारणं पदमस्ति. प्रतिदिनं, प्रतिमासं, प्रत्येकम्, एकम् एकं प्रति, प्रत्येकं. तत्र पुण्यः पुण्यः शब्दे नकारः मुद्रणकारः नास्ति वा? नास्ति, अत्र किञ्चित् मुद्रणदोषः अस्ति. तत्र अन्त्यनकारः वा? पौनःपुण्यः पौनःपुण्यः इति भवति तत्र. अपि च पदं तु नपुंसकलिङ्गपदं, यथा तरतम इत्यस्य भावः तारतम्यं, तथा एव पुनः पुनः इत्यस्य भावः पौनःपुण्यम् इति भवति. अपि च अत्र सिञ्चति इति एकं क्रियापदमस्ति. तत्र धातुः सिच् धातुः, सिच् इति धातुः अस्ति. तत्र सरलभगिनी भवती किञ्चित् वदति वा? भवती पठितवती वा व्याकरणवर्गे? तत्र अनुमागमः भवति. अहं चिन्तयामि सिञ्चति इति दुदादिगण्यधातुः अस्ति. अत्र अहं किञ्चित् दृष्टवती, अतः वदामि. सिञ्चति इति पदे तत्र धातुः सिच् धातुः अस्ति. तत्रापि शेम् उचादीनाम् इति सूत्रेण मध्ये नुमागमः भवति. तदर्थमेव सिञ्चति इति नुमागमः भूत्वा तत्र सिञ्चति इति रूपं सिध्यति. उत्तमम्. अनन्तरम् अत्र सुलभरीत्या एव लिखितमस्ति. तत्र किं ज्ञातव्यम् इत्युक्ते, मालाकारः वा अथवा उद्यानपालकः वा किं करोति प्रत्येकं दिनम्? एकं वृक्षं सिञ्चति, एकैकं वृक्षं सिञ्चति इत्युक्ते प्रत्येकं वृक्षं सिञ्चति मालाकारः अथवा उद्यानपालकः इति वक्तुं शक्यते. अपि च बालकः प्रतिदिनं कार्यालयं गच्छति. अत्र पुनः पुनः तदेव कार्यं करोति इति वीप्सार्धे प्रति इति अव्ययपदस्य प्रयोगः. अत्र काठिन्यं किमपि नास्ति. उत्तमं. माता प्रतिदिनं पाकं करोति इति किल? पाकं करोति करोति. उत्तमं. भवती एव पठतु अग्रिमपरिच्छेदं. पदार्थ अनतिवृत्तिः, अनतिक्रमः नाट् एक्सीडिङ्ग्. यथा इति अव्ययस्य प्रयोगः क्रियते. यथा शक्तिम् अनतिक्रम्य यथाशक्ति, यथाशक्ति पठति इत्यस्य शक्तिम् अनतिक्रम्य पठति इत्यर्थः. यथा प्रीति, यथा बुद्धि, यथा ज्ञानम् इत्यादीनि उदाहरणानि. छात्राः यथा मति अध्ययनं कुर्वन्ति. शिष्यः आचार्यस्य वचनं यथोक्तम् अवगच्छति. यथा सम्भवं विद्यार्थिभिः सह सर्वोपि संलापः संस्कृतभाषैव कर्तव्यः. यथा कुलं पुरुषाः व्यापारं कुर्वन्ति. अत्र पदार्थ अनतिवृत्तिः इत्युक्ते अनतिक्रमः इति अर्थं भवति. अनतिक्रमः इत्युक्ते अनतिक्रमः इत्युक्ते नाट् एक्सीडिङ्ग् अस्तु. यथा वयं कुर्मः किल, यथाशक्ति अहं धनं ददामि इत्युक्ते मम शक्ति मम शक्ति अनतिक्रम्य इति अर्थे भवति. यथा शक्ति अहं मम पार्श्वे किं ज्ञातव्यम् इत्युक्ते मम पार्श्वे वदतु मम पार्श्वे धनं किञ्चित् एव अस्ति. यथाशक्ति अहं ददामि इति अर्थं भवति अत्र किल. उत्तमम्. इत्युक्ते मम पार्श्वे यावती शक्तिः अस्ति तावदेव उपयुज्य तत् कार्यं करोमि इति. मम पठनमपि यथाशक्ति अहं मम पठनस्य शक्ति यावदस्ति तावदेव अहं पठितुं शक्नोमि. यथाशक्ति पठति इत्यस्य अर्थं भवति अतिक्रम्य. यथा बुद्धिः अपि तावद् बुद्धिः अस्ति, तव यावद् बुद्धिः अस्ति तावदेव ज्ञानं भवति, बुद्धिः अपि अस्ति इति उदाहरणे आगच्छति. छात्रा यथा अध्ययनं कुर्वन्ति, यथा बुद्धिः इत्युक्ते यावत् बुद्धिः अस्ति तत्र तावदेव अवगमनं जायते, अवगमनं कर्तुम् अवगमनं भवति, अवगमनं भवति. साधारणं पदमेव यथाशक्ति. यथाशक्ति व्याकरणपठनं, संस्कृतव्याकरणपठनं कुर्वन्तः स्मः वयं सर्वे यथाशक्ति. अपि च अत्र यथा प्रीति इति लिखितवती, इत्युक्ते उत्तरपदं किमपि सुबन्तपदं, समर्थं सुबन्तपदं भवितुमर्हति इति कृत्वा यथाशक्ति, यथा प्रीति, यथा बुद्धि, यथा ज्ञानं, यथा मति. छात्राः यथा मति अध्ययनं कुर्वन्ति इत्युक्ते यथा मति अध्ययनं कर्तुं शक्तिः यथा अस्ति, यावत् मतिः अस्ति तावदेव अध्ययनं कर्तुं शक्नोति छात्रः इति अर्थः. उत्तमम्. अपि च अन्तिमं अत्र वाक्यमस्ति, यथा सम्भवं विद्यार्थिभिः सह सर्वे अपि संलापः संस्कृतभाषैव कर्तव्यः. तत्र अहं चिन्तयामि संस्कृतभाषया एव, संस्कृतभाषया एव इति तत्र लेखनीयं. यथा सम्भवं विद्यार्थिभिः सह सर्वे अपि संलापः संस्कृतभाषा एव कर्तव्यः इत्युक्ते यथा यथा सः संस्कृतभाषा जानाति, यावत् संस्कृतभाषा सः जानाति विद्यार्थिभिः सह तावत् करणीयम् इति. संस्कृतभाषया एव सम्भाषणं करणीयम् इति इति अर्थः भवति किल. संस्कृतभाषया संलापः कर्तव्यः विद्यार्थिभिः सह. तत्र कथम् इत्युक्ते यथा सम्भवम् अत्र किञ्चित् वयं पदानि पृथक्कृत्य किञ्चित् परिशीलयामश्चेत् वाक्यं किं भवति, संलापः कर्तव्यः कथं, संस्कृतभाषया एव, कैः सह, विद्यार्थिभिः सह, कथं करणीयं, कथं कर्तव्यः इत्युक्ते यथा सम्भवं. तत्र साधारणतया अव्ययीभावसमासयुक्तानि पदानि अव्ययानि भवन्ति इति कृत्वा साधारणतया तानि पदानि क्रियाविशेषणानि भवन्ति इति भाति. इत्युक्ते एड्वर्ब् वाक्ये एड्वर्ब् भवति इति भाति क्रियाविशेषणं. यथा कुलं पुरुषाः व्यापारं कुर्वन्ति. अस्तु, धन्यवादः भगिनि. अत्र शक्तिम् अनतिक्रम्य अस्ति खलु, किं द्वितीय वा अत्र यथाशक्ति इत्युक्ते शक्तिम् अनतिक्रम्य इत्युक्ते तस्य पार्श्वे यावती शक्तिः अस्ति केवलं तावत् शक्तिः एव उपयुज्य सः कार्यं करोति इति अर्थः. तत्र प्रश्नः कः भगिनि? अस्तु, इदानीं यथा कुलं, कुलम् इत्युक्ते यथा कुलं, कुलम् अत्र कुलम् इत्युक्ते बहवः अर्थाः सन्ति भगिनि अत्र. अस्तु, यथा कुलं पुरुषाः व्यापारं कुर्वन्ति, इदानीं तस्य वाक्यस्य अत्र व्यापारः इत्युक्ते, व्यापारः इत्युक्ते बिज़नेस् इति नास्ति अत्र. व्यापारः इत्युक्ते संस्कृतभाषायां व्यापारः इत्युक्ते केवलं कार्यम् इति अर्थः. ओ अस्तु, साधारण तस्य अर्थः एतस्मिन् सन्दर्भे कुम्भकारः अस्ति, तस्य कुलं कुम्भकारः सर्वैः कुम्भकारकार्यं करोति स्वर्ण अस्ति इदानीं कुलम् इत्युक्ते लिनियेज् अत्र वंशः तादृशः लिनियेज् एव क्षत्रियः केवलं वर्णः एव अत्र न तु बिस्नेस् इति नास्ति केवलं अत्र कार्यं कुर्वन्ति तस्य कुल फेमिलि फेमिलि वर्क् अनन्तरं गीताञ्जलि भगिनी भवती पठतु सादृश्यं भगिनि वदतु महोदय एकं वक्तुम् इच्छामि अत्र अस्माकं व्याकरणवर्गे एकं सूत्रम् आगच्छति यथासङ्ख्यम् अनुदेशसमानाम् इति तत्र यथासङ्ख्यम् इति अव्ययभावसमास पदं समस्तपदम् इति अहं चिन्तयामि अस्तु द्रष्टव्यम् अहमपि श्रुतवती यथासङ्ख्यमनुदेशः समानं तत्र साधारणतया यचोयवायावः यान्तवान्तादेशसन्धिं कुर्मः चेत् तत्र परिभाषासूत्रेण कार्यं भवति उत्तमं महोदय चिन्तनीयं तत्र तत्पदम् अव्ययीभावसमासयुक्तं पदं वा द्रष्टव्यम् उत्तम उदाहरणं गीताञ्जलि भगिनी पठतु सादृश्यम् औपम्यं सिमिलारिटि सः इति अव्ययस्य प्रयोगः क्रियते यथा हरेः सादृश्यम् इत्युक्ते सहरि सहरि प्रद्युम्ने दृश्यते सादृश्यस्य प्राधान्यम् अस्ति सादृश्यम् इति तु चतुर्थ चतुर्थ इत्युक्ते पदम् अस्ति यथा इति अर्थे यथा इति अव्ययस्य अर्थे अत्र अव्ययीभावसमासविषये सादृश्यम् इत्युक्ते औपम्यम् इत्युक्ते यदि कानिचन कानिचन किमपि उदाहरण पर्णानि उपमा कानि न पर्णानाम् उपमा अस्ति यदि तदनन्तरम् अत्र सिमिलारिटि अत्र न न अत्र केवलम् उदाहरणं पुनः एकवारं पठतु अत्र उदाहरणं सहरि इति पदं दत्तमस्ति सहरि इत्यस्य अर्थः कः इति ज्ञातव्यम् अत्र पुनः एकवारं वाक्यमपि परिशीलयतु अस्तु भगिनि सः इति अव्ययस्य प्रयोगः क्रियते यथा हरेः सादृश्यम् इत्युक्ते सहरि इत्युक्ते सहरि इति समस्तपदम् अस्ति सहरि इत्युक्ते हरेः सादृश्यम् इत्युक्ते हरिः इव अस्तु हरिः इव अत्र सहरि प्रद्युम्ने दृश्यते इति वाक्यं लिखितमस्ति तत्र सहरि इत्यस्मिन् स्थाने हरिः इव अति इति योजयित्वा वदामश्चेत् हरिः इव प्रद्युम्नः हरिः दृश्यते प्रद्युम्ने दृश्यते प्रद्युम्नः हरिः इव दृश्यते इत्युक्ते तत्र सादृश्यमस्ति अत्र सादृश्यस्य प्राधान्यमस्ति अत्र एकं पदम् अस्माकं कृते नूतनं पदं सादृश्यम् इति पदमपि तद्धितप्रत्ययान्तपदमस्ति सदृशस्य भावः सादृश्यं साधारणतया तद्धितान्तपदेषु आदिवृद्धिः भवति इति कृत्वा सदृशस्य भावः सादृश्यं तथा एव अत्र औपम्यम् इति पदमस्ति तत्र वयं जानीमः सिमिलि इति वदामः सिमिलि इत्युक्ते उपमा संस्कृतभाषायां सिमिलि इत्युक्ते उपमा उपमायाः भावः औपम्यं तत्र उकारस्य वृद्धिः भूत्वा औ भवति. अत्र उपमायाः भावः औपम्यम्. सिमिलि इति पदात् एव सिमिलारिटि इति पदमपि तत्र सम्बद्ध तत्र सादृश्यमस्ति अनयोः मध्ये इति भाति. एतावत् प्रद्युम्नः हरिः इव दृश्यते इति अर्थः. तत्र अपि च एकः अन्यः विषयः अस्ति. प्रथमतया सः हरि इति पदं सिद्ध्यति, तदनन्तरं स हरि इति भवति. तदर्थम् एकं सूत्रमस्ति अस्मिन्नेव करपत्रे अग्रे आयास्थिति. तत् सूत्रं किम् इत्युक्ते अव्ययीभावे चाकाले इति एकं सूत्रमस्ति. तेन सूत्रेण अव्ययीभावे चाकाले इति सूत्रेण सः इत्यस्य स्थाने स आदेशः भवति इति कृत्वा अस्माकं समस्तपदं स हरि इति भवति. उत्तमम्. अग्रिमं पठतु भगिनी. एकः प्रश्नः, किमर्थं प्रद्युम्ने इति सप्तमी विभक्त्यां भवति तत्र? सः प्रद्युम्ने दृश्यते इति किमर्थं प्रद्युम्ने इति सप्तमी विभक्त्याम् अस्ति? अत्र पूर्वस्मिन् वर्गे सुमन् भगिनी उक्तवती, साधारणतया अव्ययीभावसमासयुक्तानि पदानि न केवलम् अव्ययानि भवन्ति, अपि च तत्र स्थितिः तादृशी अस्ति इति अवगन्तव्यं. सहरि इति एका स्थितिः, तादृशी स्थितिः प्रद्युम्ने दृश्यते. तत्र सप्तमी विभक्तेः रूपं साधु एव. इतोपि किञ्चित् चिन्तयामश्चेत् सहरिः इति एका स्थितिः इत्युक्ते सः हरि इव दृश्यते. तस्मिन् अर्थे प्रद्युम्ने वदतु. प्रद्युम्नः हरिः इव दृश्यते, तद्वाक्यं साधु. सहरि प्रद्युम्ने दृश्यते इत्युक्ते प्रद्युम्ने इति सप्तमी विभक्ति तत्र किमर्थम् आगच्छति इति मम प्रश्नः भगिनी. भगिनी तत्र ट्रान्स्लेशन् मध्ये अस्ति स हरि प्रद्युम्नः दृश्यते इत्युक्ते तत्र प्रद्युम्न लुक्स् लैक् हरि, किन्तु अत्र स हरि प्रद्युम्ने दृश्यते अस्ति चेत् सिमिलारिटि टु हरि इस् सीन् इन् प्रद्युम्न. अत्र कर्मणि प्रयोगः अपि अस्ति खलु. सो द सिमिलारिटि टु हरि इस् सीन् इन् प्रद्युम्न. सो अर्थ तत्र द मीनिङ्ग् आण्ट् वेरि डिफ्रेण्ट्, द लिटरल् ट्रान्स्लेशन् तत्र भिन्न भवति. उत्तमम्. इत्युक्ते अत्र एकमेव वाक्यं भिन्नरीत्या अपि लेखितुं शक्नुमः. हरिः इव दृश्यते प्रद्युम्नः इति साधारणं वाक्यं, किन्तु अत्र सहरि इति अव्ययपदं योजयित्वा इतोपि भिन्नरीत्या अपि एतत् सर्वं भाषायाः सौन्दर्यमेव. वदतु महोदय. प्रद्युम्ने अधिकरणमस्ति यत्र हरिणा सादृश्यम् अध्यस्त प्रद्युम्न एव दृश्यते, किन्तु यत्र अहं प्रद्युम्ने दृश्यते चेदपि हरिणा सादृश्यम् एव भाति. इत्युक्ते अधिकरणम् इत्युक्ते सप्तमी अध्यायादि. दट् इस् वि आर् सीयिङ्ग् प्रद्युम्न, बट् वि आर् सीयिङ्ग् द ब्यूटि आफ् हरि आन् प्रद्युम्न. So the beauty of Hari is superimposed on Pradyumna. Therefore the Saptami has to be used as Adhikarana Bhava. तदपि भवितुम् अर्हति. एतावत् अहं चिन्तयामि अत्र सः इति अव्ययपदस्य प्रयोगः भवति इति कृत्वा अलौकिकविग्रहवाक्यरचनायां तदा हरिणा सह इति तत्र तादृशरीत्या भवति इति कृत्वा तत्र तृतीया विभक्ति एकवचनप्रत्ययः टा इति प्रत्ययः तत्र सु औजस् अमौट्शस् ताभ्यां भिस् इति वदामः सुप्रत्ययान् योजयामः. अत्र अलौकिकविग्रहवाक्यरचनायां तृतीया विभक्ति एकवचनप्रत्ययं स्वीकृत्य अलौकिकविग्रहवाक्यम् अस्मिन् सन्दर्भे लेखनीयम्। इत्युक्ते सः इति अव्ययपदस्य प्रयोगः साधारणतया सहयुक्ते अप्रधाने इति सूत्रेण, तत्र सः इति उपपदमस्ति चेत् साधारणतया तृतीया विभक्तिः भवति इति कृत्वा तत्र टा इति प्रत्ययं योजयित्वा अलौकिकविग्रहवाक्यं लेखितुं शक्नुमः। तत् सर्वम् अग्रे आयास्यति अत्र इति अधुना अवगमनं जातं खलु भगिनि? गीताञ्जलि भगिनि वदतु। अस्तु, धन्यवादः। अरविन्द महोदय, भवान् पठतु, अग्रे पठतु। आं भगिनि, आनुपूर्व्यार्थे क्रमशः सीक्वेन्शियलि आनु इति अव्ययस्य प्रयोगः क्रियते यदा ज्येष्ठस्य आनुपूर्वेण इत्युक्ते अनुज्येष्ठम् अनुज्येष्ठं मानवकः प्रणमति, अनुकनिष्ठं माता भोजनं परिवेशयति, वृद्धस्य आनुपूर्वेण इत्युक्ते आनुवृद्धिम् अनुवृद्धम् आनुपूर्व्यार्थे इत्युक्ते पूर्वपर रूपेण क्रमशः सीक्वेन्शियलि अनु इति अव्ययपदस्य उपयोगं क्रियते ज्येष्ठस्य आनुपूर्वेण अनुज्येष्ठम् इत्युक्ते ज्येष्ठात् आरभ्य पूर्वं ज्येष्ठः एव आयाति तदनन्तरं बाकि सर्वे तस्य अर्थे अनुज्येष्ठम् इति समस्तपदम् अव्ययसमस्तपदम् उपयुज्यते। अनुज्येष्ठं मानवकः प्रणमति इत्युक्ते तत्र ज्येष्ठात् आरभ्य मानवकः प्रणमति, अनुकनिष्ठं माता भोजनं परिवेशयति इत्युक्ते कनिष्ठ आरभ्य तदनन्तरं बाकी सर्वे आयाति इत्युक्ते माता बाकी भोजनं कनिष्ठात् आरभ्य परिवेशयति तदेव अनुवृद्धं वृद्धात् आरभ्य। उत्तमं, तावदेव। अत्र अत्रापि मानवकः इति अत्र किञ्चित् मुद्रणदोषः अस्ति इति भाति, भवन्तः श्रुतवन्तः मानवकः मूर्धन्यणकारः तत्र मानवकः इत्युक्ते छात्रः स्टूडेण्ट् इति अर्थः। अनुज्येष्ठं मानवकः प्रणमति, उत्तमम्। अत्र सुलभतया अवगन्तुम् अत्र अनुकनिष्ठं माता भोजनं परिवेशयति ऊहां कुर्मः चेत् एतद् वाक्यं बहु सुलभं वाक्यं, तदर्थं वयं सुलभतया अवगन्तुं शक्नुमः। माता साधारणतया अनुकनिष्ठं भोजनं परिवेशयति इत्युक्ते कनिष्ठात् आरभ्य सः बुभुक्षितः, साधारणतया कनिष्ठः बुभुक्षितः भवति इति कृत्वा तस्मात् आरभ्य भोजनं परिवेशयति इति अवगन्तुं शक्नुमः। अपि च अनुवृद्धं, कोऽपि वदतु, अनुवृद्धं योजयित्वा एकं वाक्यं लेखितुं शक्नुमः वा? अत्र चिन्तयन्तु, अनुवृद्धम् बालाः अनुवृद्धम् अनुवृद्धं नमनं करोति कुर्वन्ति नमन्ति बालाः अनुवृद्धं नमन्ति नमन्ति। उत्तमम्, उत्तमं भगिनि। सरला भगिनी, भवती एव पठतु अग्रिमं वाक्यं परिच्छेदम्। भगिनि, बालाः अनुवृद्धं नमन्ति इत्युक्ते तत्र अकार्डिङ्ग् टु द बाय्स् एज् वा अकार्डिङ्ग् टु द एज् आफ् द पीपल् दे डु नमः टु? या, लैक् पिता अस्ति तस्य अस्तु, सो यः प्रपितामहः अस्ति, पितामहः अस्ति, पिता अस्ति, तथा अनुवृद्धम् अत्र तु अस्माकं कृते किञ्चित् भ्रमः जायते एव. किमर्थमित्युक्ते अत्र अनु इति अव्ययपदस्य प्रयोगः बहुत्र भवति इति भाति. एतावता पश्चादर्थे अनु इत्यस्य प्रयोगः, आनुपूर्व्यर्थे अपि अस्ति, योग्यार्थे अर्हता इत्यस्मिन् अर्थे अपि अनु इत्यस्य प्रयोगः भवति. इत्युक्ते तत्र सन्दर्भम् अनुसृत्य एव अवगन्तव्यम् इति एव तत्र विषयः. उत्तमम्. सरला भगिनी पठतु. युवकः अनुवृद्धं चरति इति अपि कर्तुं वक्तुं शक्नोति वा? पुनः वदतु भगिनि. युवकः अनुवृद्धं चलति, चरति. अनुवृद्धं चलति इत्युक्ते पश्चादर्थे भवति भगिनि. तत्र युवकः अनुवृद्धं चलति तत्र पश्चात् आगच्छति. पश्चादर्थे भवति. किन्तु बालाः अनुवृद्धं नमन्ति इत्यस्मिन् वाक्ये बालाः प्रणमन्ति कथम् इत्युक्ते प्रपितामहात् आरभ्य तदनन्तरं पितामहः, पिता, तादृशरीत्या प्रणमन्ति बालाः इति तस्मिन् सन्दर्भे आनुपूर्व्यर्थे तत्र अनुशब्दस्य प्रयोगः भवति इति चिन्तयितुं शक्नुमः. युवकः अनुवृद्धिं चलितुं साहाय्यं करोति इति वाक्यं भवितुम् अर्हति वा? अनुवृद्धं साहाय्यं करोति, अनुवृद्धं साहाय्यं करोति, बालः बालः अनुवृद्धं साहाय्यं करोति इति भवितुम् अर्हति. भनुवृद्धं भवितुम् अर्हति. तत्र अत्र सुमन् भगिनी उक्तवती ज्येष्ठ इति पदम् अनुज्येष्ठम् अनुवृद्धम् इति समानार्थकपदं वा इत्युक्ते पर्यायवाची शब्दः वा इत्युक्ते प्रत्येकस्य पदस्य निष्पादनार्थं तत्र प्रक्रिया अस्ति. तत्र ज्येष्ठ इति पदम् इष्टन् प्रत्ययान्तरूपं, किन्तु वृद्ध इति पदं केवलं वृद्धधातोः क्तान्तरूपम्. किन्तु अत्र किञ्चित् समानार्थकपदम् इति वक्तुं शक्नुमः. किन्तु वृद्धधातोः रूपमेव वृद्ध, क्तान्तरूपं, क्तिन् रूपं वृद्धिः इति भवति. अग्रे गन्तव्यं. सरला भगिनी पठतु. द्वादशबिन्दु सुब्रह्मण्य महोदय वदतु. अनु पराक्रमम् इति वक्तुं शक्यते वा? सर्वदा वृद्धत्वम् एव वक्तव्यं वा? अथवा भीष्म, द्रोण, कर्ण इत्यादि पराक्रमः? अत्र तु अत्र अनुशब्दस्य प्रयोगः क्रमशः इत्युक्ते सीक्वेन्शियल्लि इत्यस्मिन् अर्थे एव भवति इति अत्र लिखितमस्ति. इत्युक्ते तत् स्मर मन तत् तदेव मनसि निधाय वाक्यनिर्माणं कर्तव्यम्. अत्र सीक्वेन्शियल्लि क्रमशः कार्यं करोति तत्र अनुपूर् अत्र अनु इति अव्ययपदस्य प्रयोगः सीक्वेन्शियल्लि इत्यस्मिन् अर्थे एव भवति इति अस्मिन् परिच्छेदे अस्ति इति कृत्वा तत्र अर्जुन अनुभीष्मं सर्वान् प्रणमति इति वक्तुं शक्नुमः. अनुभीष्मम् अनुभीष्मम् इति वदामश्चेत् तत्रापि पश्चादर्थे भवति भगिनि. अनुभीष्मम् इत्युक्ते रामः अनुमृगं धावति इव तत्रापि क्रमेण यदि सर्वे प्रौढा तत्र तिष्ठन्ति तत्र क्रमेण अपि आगच्छति तत्र यथा बाल सुब्रह्मण्यम् उक्तवान् भीष्मम् अस्ति, द्रोणम् अस्ति, विदुर अस्ति इति. किन्तु मम चिन्तनम् अस्ति अत्र अनुज्येष्ठम् अनुकनिष्ठम् अनुवृद्धम् अत्र समीचीनानि उदाहरणानि लिखितवती भगिनी. अत्र मम चिन्तनमस्ति, अत्र समीचीनतया लिखितवती. क्रमशः इत्यस्मिन् अर्थे एतानि उदाहरणानि बहु उत्तमानि. पठतु भगिनि. अस्तु, द्वादशबिन्दु. योगपदार्थे योगपद्यार्थे युगपत् समानकाले सः इति अव्ययस्य प्रयोगः क्रियते. चक्रेण युगपत् सचक्रं सचक्रं शङ्खं देहि सरामं लक्ष्मणं सीता च वनं गच्छतः. अत्र सः इति यदि रामेण सह लक्ष्मण अस्ति तस्य रामम् इति वदामः इति सः तस्य अव्ययस्य प्रक्रिया भूत्वा स इति आगच्छति इति भवति. स युगपत् यद् अस्ति असमानकाले अस्तमस्ति. विष्णु स चक्रं सच्छङ्खं धरति इति स चक्रं शङ्खम् इति अस्ति. चक्रशङ्खयुगपत् समानकाले विष्णु द्वे हस्ते धरति इति. स रामं लक्ष्मण सीता च वनं गच्छति. स रामेण सह लक्ष्मणसीता अपि वनं गच्छतः इति आगच्छति. स रामेण सह तस्य अर्थं स रामं समस्तपद भवति रामेण सह इति अपेक्षा. उत्तमम् उत्तमम्. अत्र यौगपद्यार्थे इति लिखितमस्ति. अत्र यौगपद्यं यौगपद्यम् इत्यपि तद्धितप्रत्ययान्तपदं युगपत् इत्यस्य भावः. युगपत् इत्यस्य भावः यौगपद्यं न अत्र तद्धितप्रत्यय तद्धितान्तरूपाणि तद्धितप्रत्ययान्तरूपाणि इत्युक्ते सुबन्तपदस्य अन्ते तद्धितप्रत्ययस्य योजनेन तद्धितान्तरूपाणि सिद्ध्यन्ति. युगपत् इत्यस्य भावः यौगपद्यं. तत्र अहं चिन्तयामि शञ् इति एकः प्रत्ययः अस्ति. तत्र शञ् प्रत्ययान्तरूपं तथा भवति. आदिवृद्धिः भवति अपि च तस्मिन् पदे यकारः अपि श्रूयते. यथा सादृश्यं यौगपद्यं तत्र युगपत् उकारः अस्ति. उकारस्य वृद्धिसंज्ञकवर्णः औकारः इति कृत्वा यौगपद्यम् इति भवति. तत्र युगपत् इति रूपमपि भवितुमर्हति, युगपद् इति अपि भवितुमर्हति. तत्र भवन्तः सर्वे जानन्ति एव तत्र वावसाने इति सूत्रेण चर्त्वं भूत्वा युगपत् भवति. युगपत् इत्युक्ते अभ्यासपुस्तके अपि वयं पठितवन्तः. युगपत् इत्युक्ते एकस्मिन् काले समानकाले समानकालिकता अथवा एककालीनम् इत्यादीनि पदानि समानार्थकपदानि भवन्ति. एतावता समकालिकता एव यौगपद्यम्. अत्र युगपत् समानकाले इति अर्थः अस्ति. अपि च अत्र अत्र चक्रेण सह चक्रेण युगपत् सचक्रम् इति लिखितवती. धेहि इति पदमस्ति. धेहि इति पदं कीदृशं पदं सरला भगिनी वदतु. देहि इति लोट् लकार आगच्छति मध्यम पुरुष एकवचन अहं चिन्तयामि. उत्तमं दाधा उत्तमं दाधा उत्तमं धा धातुः. जुहोत्यादिगणीयधातुः अस्ति. तत्र महाप्राणधकारः अस्ति धा धातोः रूपमेव. तत्र वयं व्याकरणवर्गे पठितवन्तः तत्र सेर्ह्यपिच्च इति एकं सूत्रमस्ति. तेन सूत्रेण तत्र हकारादेशः भवति. तत्र यथा भगिन्या उक्तं मध्यमपुरुषे एकवचनरूपं तत्र तुह्यो स्तातङ्ग आशीष अन्यतरस्याम् इति सूत्रेण तातङ्गादेशः भूत्वा तातङ्गरूपम् एकं रूपम् अस्ति. अपि च सेर्ह्यपिच्च इति सूत्रेण तत्र धेहि देहि पाहि इत्यादीनि पदानि सिद्ध्यन्ति. किन्तु अत्र धा धातोः रूपं लोट् लकारः मध्यमपुरुषे एकवचनरूपं दत्तवती. तत्र तातङ्गरूपं वक्तुमिच्छामश्चेत् धत्तात् इति भवति. अपि च अत्र वाक्यस्य प्रसङ्गे सचक्रं शङ्खं देहि इति वाक्यमस्ति. तत्र तस्य अर्थः तु किं वक्तव्यं सचक्रं शङ्खं धेहि अत्र सचक्रम् इति पदं योजयित्वा वाक्यं मम निर्मितं धारयति अस्ति ओ धेहि धेहि अस्ति अत्र एतावत् रिफ्रेश् करणीयं किं रिफ्रेश् करोतु भगिनि इत्युक्ते आहत्य अत्र विष्णुः चक्रेण सह शङ्खं धृत्वा आगच्छति इति तत्र अवगन्तुं शक्नुमः अपि च सरामं लक्ष्मणः सीता च वनं गच्छतः अत्र लक्ष्मणः सीता च वनं गच्छतः तत्र चकारस्य प्रयोगे तत्र केचन नियमाः सन्ति अत्र लक्ष्मणः रामः च वनं गच्छतः इति वाक्यमपि साधु लक्ष्मणः सीता च वनं गच्छति एकवचने अपि साधु एव इत्युक्ते अहं तत् करपत्रं कक्षायाः अनन्तरं प्रेषयामि चकारस्य प्रयोगः कथं भवति इत्यस्मिन् प्रसङ्गे गच्छतः इति क्रियापदमपि साधु गच्छति इति क्रियापदमपि साधु यदि गच्छतः अस्ति चेत् तत्र साकल्येन तस्य अन्वयः भवति यदि केवलं गच्छति इति क्रियापदमस्ति चेत् स्वातन्त्र्येण तत्र अन्वयः भवति क्रियापदेन सह इत्युक्ते अपि च अत्र स रामम् इत्युक्ते युगपत् रामेण सह एकस्मिन्नेव समये रामेण सह लक्ष्मणः सीता च वनं गच्छतः इति भवति अपि च अहं चिन्तयामि अलौकिकविग्रहवाक्ये पुनः तत्र तृतीयाविभक्ति एकवचन प्रत्ययं योजयित्वा प्रक्रियायां रूपं साधयामः इति विषयः उत्तमम् अनन्तरं सूर्यकुमारी भगिनी भवती पठतु भगिनि सम्पत्त्यर्थे अनुरूपः आत्मभावः अनुरूपः सादृश्यार्थे क्षम्यतां भगिनि सादृश्यार्थे तुल्यत्वं गौणं सादृश्यार्थे सः इति अव्ययस्य प्रयोगः क्रियते सः स्थाने स आदेशः भवति यथा सादृश्य संख्या ससखी ससखी रमा सुन्दरी आसीत् प्रकृत्या ससखी रामः अस्ति सकृष्णं प्रद्युम्नः गुणवान् आसीत् अत्र सादृश्यस्य प्राधान्यं नास्ति सादृश्यर्थे तुल्यत्वं गौणं सः इति अव्ययस्य प्रयोगः क्रियते सः अनेन अनेकरूपेण अव्ययस्य प्रयोगः प्रसक्तिः अस्ति सादृश्यार्थे तुल्यत्वमपि अस्ति सः स्थाने स आदेशः भवति भवती उक्तवती पूर्वे यथा सदृशः सख्या सखी सदृशः सख्य ससखी ससखी रमा सुन्दरी आसीत् सा सखी भगिनी तदर्थम् अत्र अत्र किञ्चित् अत्र किञ्चित् भ्रमः अस्ति भगिनी, अत्र किञ्चित् वदामि. सादृश्यार्थे अत्र सादृश्यम् इति पदमपि तद्धितप्रत्ययान्तपदं. सदृशस्य भावः सादृश्यं, तथा एव तुल्यत्वं, तत्र त्वम् इति एकः प्रत्ययः अस्ति, तत्र तत्पदमपि तद्धितप्रत्ययान्तपदं. तुल्यत्वं त्वम् इति प्रत्ययः अस्ति. अपि च गुणस्य भावः गौणम् इति अस्ति. अत्रापि सादृश्यार्थे सः इति अव्ययस्य प्रयोगः भवति. सख्या सदृशः इति विग्रहवाक्यम् अस्ति चेत् सा सखी इति समस्तपदं भवति. सख्या सदृशः इति वदामश्चेत् तत्र अत्र तु सादृश्यस्य प्राधान्यं नास्ति इति स्पष्टतया लिखितमस्ति. तस्य को अर्थः इति ज्ञातव्यम्. पूर्वं सादृश्यमस्ति अत्र प्रद्युम्नः हरिः इव अस्ति इति वयं पठितवन्तः, किन्तु अत्र सादृश्यस्य प्राधान्यं नास्ति इति लिखितमस्ति. इत्युक्ते सख्या सह इत्यस्य समस्तपदं ससखी, ससखी रमा सुन्दरी आसीत्. इत्युक्ते अत्र मम चिन्तनमस्ति रमा अपि सुन्दरी. वदतु भगिनि. सखी एव उपमा अस्ति, वदतु. तुल्य उपमा अस्ति, अत्र द्वये तुलना भवति एकस्य अन्यस्य सह, अनेन सह. अत्र सरस्वती भगिनी, भवत्याः चिन्तनं किम् अस्मिन् प्रसङ्गे? किञ्चित् स्पष्टतया विवृणोतु भगिनी. अत्र सादृश्यस्य प्राधान्यं नास्ति इत्युक्ते इदानीं किम् अर्थम्? अर्थ एव सादृश्य अर्थे खलु. किन्तु अत्र अस्मिन् प्रसङ्गे सादृश्यस्य प्राधान्यं नास्ति इति स्पष्टतया लिखितमस्ति. तस्मिन् प्रसङ्गे सरस्वती भगिनी, भवत्याः चिन्तनं किं? किञ्चित् वदतु. अहं चिन्तयामि यद् एतत्तु सखी इति तु सख्या सदृश इति रमा सख्या इव रमा सख्या एव सुन्दरी अस्ति एवमपि भवितुम् अर्हति. अत्र किञ्चित् भ्रमः जायते एव. किमर्थमित्युक्ते पूर्वं सादृश्यम् इत्यस्मिन् अर्थे सहरि इति पदं लिखितमस्ति. तत्र हरिः इव प्रद्युम्नः इति अर्थः तत्र साधितः. किन्तु अत्र अस्मिन् प्रसङ्गे सादृश्यं तस्य प्राधान्यं नास्ति इति लिखितम्. आं, परन्तु तुल्यत्वं तु अस्ति न सादृश्यर्थे, अतः तुल्यत्वं न, तर्हि तुलना भवति न अत्र सखी तथा रमा रमायोः मध्ये. अत्र सकृष्णं प्रद्युम्नः गुणवान् आसीत् इति वाक्यं स्वीकृत्य विवृणोतु. तर्हि अत्र तुलना भवति प्रद्युम्नः च कृष्णयोः मध्ये. तर्हि यथा कृष्णं गुणवान् अस्ति तथा एव प्रद्युम्नः अपि गुणवान् अस्ति इति तुल्यं तुलना कृत्वा एतद् वाक्यं भवति इति अहं मन्ये, न जानामि सम्यक् रीत्या. इत्युक्ते न केवलं कृष्णे प्रद्युम्ने अपि गुणाः सन्ति इति स्वीकर्तव्यं. किन्तु अत्र कोऽपि तत्र भिन्नचिन्तनम् अस्ति भगिनि. आङ्ग्लभाषे वदामि, आल्मोस्ट् ईक्वल् बट् नाट् कम्प्लीट्, तदर्थमेव. अन्य किं चिन्तयन्ति तस्मिन् प्रसङ्गे अत्र भगिनि? उपरि दत्तसादृश्यं रूपता सादृश्यं कथ्यते, अत्र तु गुणस्य सादृश्यं वर्तते. इत्युक्ते सदृश्यता रूपस्य नास्ति, किन्तु गुणस्य तुल्यत्वम् अस्ति. उत्तमम् उत्तमम्. अस्तु इत्युक्ते रूपसादृश्यं नास्ति, गौणसादृश्यम् अस्तु, तथा चिन्तयितुं शक्नुमः. अपि च अत्र कक्षायां कोऽपि स्मारितवान् एकः श्लोकः अस्ति, सशङ्खचक्रं सकिरीटकुण्डलं सपीतवस्त्रं सरसीरुहेक्षणं सहारवक्षस्थलशोभिकौस्तुभं तत्र नमामि विष्णुं सरसा चतुर्भुजम् इति. तत्रापि तस्मिन् श्लोके अपि सशङ्खचक्रं सपीतवस्त्रं तादृशानि पदानि सन्ति, तत्रापि सा अस्ति इति कृत्वा तत्र अव्ययीभावसमासः अस्ति इति मा चिन्तयन्तु. तत्र तु बहुव्रीहिसमासः अस्ति, बहुव्रीहिसमासे अपि सा इति सः इति पदं तत्र आयाति. तदर्थं तत्र सः पूर्वपद बहुव्रीहिसमासः नाम्ना एकः समासः अस्ति. तदेव तत्र श्लोकं पुनः परिशीलयामश्चेत् तत्र लघुवाक्यं विष्णुं नमामि इति लघुवाक्यम् आयाति, अन्यानि सर्वाणि पदानि केवलं विष्णोः विशेषणानि भवन्ति. विष्णुं नमामि कथं, शिरसा नमामि. विष्णुः कीदृशः इत्युक्ते चतुर्भुजः, शशङ्खचक्रः, सकिरीटकुण्डलः. किन्तु अत्र विष्णुं नम् धातुः सकर्मकधातुः अस्ति इति कृत्वा सर्वाणि विशेषणानि पदानि द्वितीयाविभक्त्यां लिखितानि. तत्र सशङ्खचक्रः तथा प्रथमाविभक्तिरूपं भवति. अहं चिन्तयामि तेषु पदेषु तस्मिन् श्लोके स्थितेषु पदेषु बहुव्रीहिसमासः अस्ति इति भाति, न तु अव्ययीभावसमासः. किन्तु अत्र सचक्रं स रामम् इति वदामश्चेत् तत्र अव्ययीभावसमासः अस्ति इति, तत्र भेदः अस्ति इति अस्माभिः अवगन्तव्यं. सम्पत्त्यर्थे अत्र सरस्वती भगिनी भवती एव पठतु. किन्तु प्राधान्य नास्ति इति किम् अर्थं न अवगच्छामि इतोपि. अत्र अरविन्दमहोदयेन प्रतिपादितं भगिनि, पूर्वं सादृश्यं औपम्यं सिमिलारिटि तत्र केवलं रूपसाम्यम् अस्तु, रूपसाम्यम् अस्ति, किन्तु अत्र गुणसाम्यम् इति स्वीकर्तव्यम् इति महोदयः उक्तवान्. इत्युक्ते अत्र केवलं अत्र आवरणे लिखितमस्ति तुल्यत्वं गौणम् इत्युक्ते गुणानां प्रसङ्गे एव अत्र सादृश्यं, न तु रूपसादृश्यम्. ओ अस्तु, किन्तु सादृश्यस्य प्रधान एव अस्ति खलु, गुण गुणम् गुण अस्ति वा रूप अस्ति वा गुणसादृश्य एव खलु. सादृश्यम् अस्ति किन्तु महोदयः किञ्चित् अत्र भेदः अस्ति इति प्रतिपादितवान्, गौणसादृश्यम् इति. श्रीमहोदय भवान् किं चिन्तयति अस्मिन् प्रसङ्गे? नो चेत् अरविन्द महोदय भवान् किमपि पुनः वदति किम्? अत्र सादृश्यं दृश् धातु normally we consider, we mistake it for seeing. Aupamyam is external qualities, whereas tulyatvam is not external quality, it is in all qualities including looks. So it here we should not just take the similarity of looks but total qualities in this particular context. That is all right, but still there is that the meaning is similarity only, right? What is being similar? No, whether we are equality, no difference between similarity and equality. You should make the difference between similarity and equality. The word used above, sadrishyam, similarity, is only similarity by appearance. Whereas here the similarity is not similarity of the quality of the thing, but it is the total quality matching. Okay. That is what I understood. That is what I understood. I don't know. Maybe I may need to be corrected. Sriram Mahodaya, Bhavan Kim Chintayati, Asmin Prasange. Mama Chinta Chirati Nasti Bhaini Tatra Avagamanam Nasti Bhaini Bhinna Ritya Tam Nityam Na Avagacham Kadam Ekatra Tulyatvam Na Avakan Tayoha Madhye Veda Kaha Iti Am Na Jaram. अस्तु सरस्वती भगिनी भवती पठतु. इतोपि एकः विषयः अस्ति अत्र यदा तुलना अस्ति तर्हि किञ्चित् क्वालिटि अस्ति एवमहं मन्ये. अतः एव सखी ससखी रमा सुन्दरी अस्ति तर्हि सौन्दर्यविषये तुलना अस्ति अत्र. परन्तु पूर्वस्मिन् सन्दर्भे औपम्यं सिमिलारिटि अत्र एकः एवं क्वालिटि स्वीकृत्य न वक्तुं शक्नोति. एवमेव अत्र प्रद्युम्नः स कृष्णं प्रद्युम्नः च कृष्णः च मध्ये गुणवान् अस्ति अतः गुणस्य अत्र तुलना भवति. अग्रेसरे भगिनी पठतु. सम्पत्त्यर्थे इत्युक्ते अनुरूपः आत्मभावः आङ्ग्लभाषायाम् अर्थः अस्ति एप्रोप्रियेट्. सः इति अव्ययस्य अव्ययस्य प्रयोगः क्रियते. सः स्थाने स आदेशः भवति यथा क्षत्राणां सम्पत्तिः सक्षत्रं सक्षत्रं रामः रावणेन युद्धम् अकरोत्. सबुद्धि बालकः पाठम् अवगच्छति. तर्हि अत्र पुनः सः इति अव्ययस्य पुनः प्रयोगः अन्यस्मिन् अर्थे अस्ति. तर्हि अत्रापि सः शब्दस्य स आदेशः भवति. क्षत्राणां सम्पत्तिः इति सक्षत्रं वाक्ये तस्य उपयोगम् अस्ति. सक्षत्रं रामः रावणेन युद्धम् अकरोत्. तर्हि रामः क्षत्राणां सम्पत्तिः रामस्य समीपम् अस्ति रामस्य पार्श्वे अस्ति अतः सः रावणेन युद्धम् अकरोत्. एवमेव बालकः अस्ति सः पाठम् अवगच्छति सबुद्धि. तर्हि बुद्धेः सम्पत्तिः अस्ति तस्य पार्श्वे अतः सः पाठं तेन सह एव अवगन्तुं शक्नोति यथा तस्य अनुरूपं यथा यावत् बुद्धिः अस्ति यावती बुद्धिः अस्ति तावत् बालकः पाठम् अवगन्तुं शक्नोति. एवम् उत्तमम्. अत्र कृपया किञ्चित् म्यूट् करोतु भगिनी. अत्र म्यूट् करोतु. अत्र सम्पत्त्यर्थे इति वदामश्चेत् तत्र मम अवगमनम् एवम् अस्ति यत् आत्मभावः इति अर्थं स्वीकुर्मः चेत् तत्र समीचीनतया अवगन्तुं शक्नुमः. रामः रावणेन युद्धम् अकरोत् कथं सक्षत्रं सः क्षत्रियः अस्ति इति कृत्वा स्वस्य स्वभावानुसारम् आत्मभावानुगुणं सः क्षत्रियः इत्युक्ते तस्मिन् क्षात्रमस्ति. क्षत्रस्य भावः क्षात्रं क्षत्रियाणां स्वभावः आत्मभावः अथवा स्वस्य भावः अस्ति इति कृत्वा सः रामः रावणेन युद्धम् अकरोत् सक्षत्रं युद्धम् अकरोत् इति वयं तत्र सुलभतया अवगन्तुं शक्नुमः. तस्य स्वभावः रामस्य स्वभावः क्षात्रं सः क्षत्रियः अस्ति इति कृत्वा अत्र आत्मभावः इति स्वीकुर्मः चेत् इतोपि समीचीनतया अवगन्तुं शक्नुमः. अनन्तरं बालसुब्रह्मण्यमहोदय भवान् पठतु. साकल्यार्थे सम्पूर्णता इन्टरिटि अशेषता सः इति अव्ययस्य प्रयोगः क्रियते. सः स्थाने स आदेशः भवति तथा तृणम् अपि अपरित्यज्य अस्ति सतृणम् सः सतृणम् अस्ति अर्थात् लेशमात्रमपि अपरित्यज्य खादति. सो अत्र किमपि त्यजामः विना सर्वम् अपि अन्तर्भूतः. उत्तमम्. अत्र एण्टैरिटि इति आवरणे लिखितमस्ति, सम्पूर्णतया खादति, अशेषता इत्युक्ते शेषः नास्ति किमपि. अत्रापि साकल्यम् इति तथितप्रत्ययान्तपदमस्ति, सकलस्य भावः साकल्यं शञ् प्रत्ययान्तरूपम् अस्ति, तद्धितान्तं रूपम् अस्ति. इत्युक्ते एतावता सः इति अव्ययपदस्य प्रयोगः बहुत्र भवति इति भाति. तत्र समीचीनतया तत्र वाक्यं दृष्ट्वा एव अवगन्तुं शक्नुमः. अस्मिन् सन्दर्भे तृणमपि अपरित्यज्य अत्ति इति वाक्यं लिखितमस्ति. तत्र सतृणम् इति समस्तपदमस्ति, तृणमपि अपरित्यज्य, अपरित्यज्य इत्युक्ते अत्यक्त्वा न विहाय इति इत्यादीनि समानार्थकपदानि योजयित्वा अवगन्तुं शक्नुमः. अत्र तृणम् इत्युक्ते भगिनि, इन् इङ्ग्लिश् वी से नो हि वास् सो हङ्ग्री हि एट् द एण्टैर् प्लेट् आफ़् फुड्. मीन् डज़न्ट् मीन् हि एट् द प्लेट् बट् द प्लेट् द फुड् इन्सैड् द प्लेट् कम्प्लीट्. उत्तमम्, उत्तमम्. अत्र अत्ति इति क्रियापदमस्ति, वयं सर्वे जानीमः एव. अत्र अदादिगणीयधातुः अस्ति, अत्र अद् धातोः रूपमेव अत्ति. अत्ति इत्युक्ते खादति इति अर्थः, किन्तु अदादिगणीयधातुः अस्ति इति कृत्वा मध्ये विकरणप्रत्ययः नास्ति. अत्ति अस्ति इव अदादिगणीयधातुः. सतृणं खादति, अत्र तृणम् इति इत्युक्ते ग्रास् इति अर्थः नास्ति, केवलं सर्वं खादति, किञ्चिदपि तत्र लेशमात्रमपि तत्र न अवशिष्यते इति इत्यस्मिन् अर्थे लेशमात्रमपि अपरित्यज्य खादति इत्यस्मिन् अर्थे. उत्तमम्, तावदेव. अग्रे पठतु महोदय, बालसुब्रह्मण्यमहोदय. अन्तार्थे समाप्तिः, सः इति अव्ययस्य प्रयोगः क्रियते, सः स्थाने स आदेशः भवति, यथा अग्निग्रन्थपर्यन्तम् अधीते, साग्नि साग्नि अधीते. समाप्तिः अन्तार्थे समाप्तपर्यन्तं सर्वम् इति अर्थे सः इति वार्ता विपूज्यते. सः स्थाने स आदेशः भवति. उदाहरणं गतः अग्निग्रन्थपर्यन्तम् अधीते साग्नि इति उच्यते, अग्निग्रन्थपर्यन्तम् इति अर्थे. अत्र वाक्यं किम् अस्ति, साग्नि अधीते. साग्नि अधीते इत्युक्ते तत्र सम्पूर्णं समाप्तिपर्यन्तम् अग्निग्रन्थपर्यन्तम् इति सः अधीतवान् तत्र इति अर्थः आयाति. इत्युक्ते अस्माकं दीर्घं सूत्रमस्ति, तस्मिन् सूत्रे अन्तिमं पदम् अन्तवचनेषु इति अग्रे अग्रे आय तत्र अस्ति इति, सम्पत्तिसाकल्य अन्तवचनेषु इति सूत्रम् अस्ति. तस्मिन् सूत्रे अन्तिमं षोडशं पदम् अस्ति अन्त इति पदं, तस्य अर्थः तु समाप्तिः, समाप्तिपर्यन्तम्. समाप्तिः इति पदं सम् उपसर्गपूर्वकः आप्लरु धातुः अपि च क्तिन् इति प्रत्ययः, यथा गतिः मतिः इव समाप्तिः. किन्तु अत्र सः इति अव्ययस्य प्रयोगः क्रियते. यत्र यत्र सः अव्ययप्रयोगः भवति तत्र साधारणतया तृतीयाविभक्ति एकवचनप्रत्ययं योजयित्वा अलौकिकविग्रहवाक्यं लेखनीयम्. अपि च साग्नि इत्युक्ते अग्निग्रन्थपर्यन्तम् इति लिखितमस्ति. अन्यानि उदाहरणानि सन्ति चेत् ज्ञातव्यानि. अन्य वदतु महोदय. वेदान्तम् इति पदे अन्तम् इति भिन्न अर्थः वा? वेदान्ते वेदान्तम् इत्युक्ते वेदानाम् अन्तिमभागः अन्तिमभागः. तत्र अहं चिन्तयामि तत्र द्रष्टव्यं महोदय कीदृशं पदं तत् पदं कृदन्तपदं वा नो चेत् समस्तपदमेव वा इति द्रष्टव्यम्. एतावत् अत्र साग्नि इत्युक्ते सम्पूर्णपुस्तकस्य समाप्तेः परिसमाप्तेः पर्यन्तं सः अधीतवान् इति विषयः अत्र. अग्रे पठतु. उपरि उक्ताम् अर्थान् विहाय अन्येषाम् अर्थानां प्रयोगः अपि काव्येषु दृश्यते. उपरि दत्त अर्थान् विहाय इतोपि अन्येषाम् अर्थानां प्रयोगः अपि पूर्वकाव्येषु सन्ति एव. उत्तमं द्रष्टुं शक्यते. अत्र वयं किं कुर्मः इत्युक्ते धन्यवादः महोदय. अधुना वयं किं कुर्मः इत्युक्ते सूत्रे विभक्त्यर्थे अव्ययं तत्र प्रक्रियाम् एकवारं परिशीलयामः. शर्मिला भगिनी भवती पठतु अत्र सूत्रे विभक्त्यर्थे अव्ययम्. भगिनी अस्ति वा नो चेत् सुमन् भगिनी भवती पठतु. इदानीं सूत्रे उक्तानां षोडश नो चेत् अधः वा सूत्रे विभक्त्यर्थे अव्ययम्. ओ अस्तु अस्तु सूत्रे विभक्त्यर्थे अव्ययम्. अव्ययं विभक्ति समीप समृद्धि व्यरुद्धि अर्थाभाव अत्यय असम्प्रतिः शब्द शब्दप्रादुर्भाव पश्चाद् यथा आनपूर्व्य पूर्व्य यौगपद्य सादृश्य सम्पत्ति साकल्य अन्तवचनेषु. अस्मिन् सूत्रे विभक्त्यर्थे वर्तमानम् अव्ययं सुबन्तेन सह समस्यते. अव्ययीभावः क्षमितं स अव्ययीभावः. विभक्त्यर्थ नाम कारकम् इति अर्थः. कारकेषु अपि अधिकरणकारकम् एव अत्र इष्यते. विभक्त्यर्थे अधि इति अव्ययं समस्यते. अधि इति अव्ययं सप्तम्यर्थे अस्ति. सप्तमी विभक्तेः अधिकरणम् इति अर्थः अस्ति. अस्य उदाहरणम् अस्ति अधिहरि. अधिहरि इति समस्तपदं प्रक्रिया अधः प्रदर्शिता अस्ति. अस्तु एतत्तु समासविधायकसूत्रम् अस्ति. अत्र षोडश अर्थाः सन्ति किन्तु इदानीं विभक्त्यर्थे तत् एकम् अर्थं स्वीकृत्य समासप्रक्रिया पश्यामः इति अग्रे इति अत्र लिखितम्. अग्रे प्रक्रिया अस्ति. इदानीं विभक्त्यर्थे इत्युक्ते इदानीं तु सर्वे सर्वाः विभक्त्या नास्ति. एकम् एव अस्ति. सप्तमी विभक्ति एव अस्ति. तस्य अर्थः अस्ति अधिकरणे. इदानीं तत्र अव्ययं पदं भवति अधि. इदानीम् अधि अन्य सुबन्तेन सह समासपदं समास्यते, तत् अव्ययी भावसमासः इति उच्यते. इदानीं प्रक्रिया का इति पश्यामः. उत्तमम्. अत्र एतावता यद्यपि सप्तविभक्तयः सन्ति तथापि केवलं षट् कारकाणि एव भवन्ति. केवलं विभक्त्यर्थे एकमेव अव्ययमस्ति. अधि इति अव्ययं सप्तमी विभक्त्यर्थे अस्ति. सप्तमी विभक्तिः इत्युक्ते तत्र कारकप्रसङ्गे अधिकरणकारकम् इति वदामः. अग्रे पठतु भगिनि. अस्तु, इदानीं प्रथम सोपानम् अस्ति. उत्तरपदम् अनदन्तं चेत् अस्तु. हरौ अस्ति, इदानीं प्रक्रिया अस्ति. उत्तरपदं हरिः नो चेत् गुरु इव अन् अदन्तं पदम् अस्ति चेत् एतानि सोपानानि सन्ति. हरौ इति अधि हरि विग्रहवाक्यं समस्तपदमस्ति. अधिहरि विग्रहवाक्यं हरौ इति अस्ति. अत्र अधि इति शब्दः सप्तमी विभक्ति अर्थे अधिकरणार्थे प्रयुक्तः अस्ति. अधि शब्द सप्तम्यम् अर्थस्य बोधकः अस्ति. अस्तु, इदानीम् अधिहरि इत्युक्ते हरौ इति विग्रहवाक्यं, तदपि अर्थः भवति. अधिहरि इत्युक्ते हरौ. उत्तमम्. अधिहरि अधिहरि वसामः इति वाक्यमस्ति चेत् विग्रहवाक्यं योजयित्वा वाक्यं वदतु. अधिहरि वसामः, वयं हरौ वसामः. उत्तमम्. उत्तमं भगिनी, तावदेव. अग्रे अपि अत्र प्रक्रियां पठतु एकवारम्. अस्तु, अलौकिक अलौकिकविग्रहवाक्यम् अस्ति. हरि योग नि योग अधि समाससंज्ञा भवति प्राक्कडरात् समासः इति सूत्रेण. अव्ययीभाव इत्यनेन सूत्रेण समस्तपदस्य अव्ययीभावसमाससंज्ञा भवति. अव्ययं विभक्ति समीप सम्पूर्णं पठामः किम्? अस्तु, अभ्यास अपि भवति. अव्ययं विभक्ति समीप संवृद्धि व्यवृद्धि अर्थाभाव अत्यय असम्प्रतिः शब्द प्रादुर्भावः पश्चात् यथा आनपूर्व्य यौगपद्य सादृश्य सम्प्रति साकल्य अन्तवचनेषु इति सूत्रेण अधि इति अव्ययं समर्थेन हरि इति सुबन्तेन सह समास्यते. एतेन सूत्रेण अव्ययीभावसमासः विधीयते. अस्तु, इदानीं तु हरि अलौकिकविग्रहवाक्यम् अस्ति. हरि योग सप्तमी विभक्ति एकवचनं सुप्रत्यय अस्ति. योग अधि अनन्तरं तस्मात् प्राक् कडारात् समास वदामि वा अग्रे पठामि वा? अत्र धन्यवादः भगिनी. अनन्तरं विनय महोदय पठति. अत्र केवलं किम् अस्ति इत्युक्ते प्राक्कडारात् समासः इत्यनेन सामान्य समाससंज्ञा भवति. अव्ययीभावः इत्यनेन विशिष्टसमाससंज्ञा अव्ययीभावसमाससंज्ञा भवति. दीर्घसूत्रेण समासविधानं भवति. अत्र हरौ इत्यस्मिन् हरौ इति अस्ति इति कृत्वा नि इति सुप्रत्ययं योजयित्वा अलौकिकविग्रहवाक्यं लिखामः. अग्रे विनय महोदय पठतु. अस्तु भगिनि, धन्यवादः. धन्यवादः. पठतु महोदय. अलौकिकविग्रहवाक्यं समासस्य प्रातिपदिकसंज्ञा भवति. कृतद्धितसमासः च इति अनेन सूत्रेण यथा कृदन्तः यथा कृदन्तः विशेषण भवति प्रातिपदिकसंज्ञा अपि भवति तथापि समासः अपि प्रातिपदिक संज्ञा भवति हरि अपि इदानीं सुप् प्रत्ययस्य लुप् लोपः भवति सुपो अग्रे पठतु महोदय अत्र पठित्वा वदतु अत्र पठि अग्रे अग्रिमं सोपानं पठित्वा वदतु अग्रे सोपानं पठामि पठतु हरि इ अधि इदानीं सुप्रत्यस्य लोक सुप धातु प्रातिपदिकयो तेन हरि इ योग अधि इत्यस्मिन् इन् इत्यस्य लुक् हरि योग अधि सुप्त्यन्तं पदम् इत्यनेन यस्य अन्ते सुप्रत्ययः अस्ति तस्य पदसंज्ञा भवति अत्र च अधि इत्यस्य अन्ते सुप् नास्ति तर्हि प्रश्नः उदेति यत् तस्य पदसंज्ञा अस्ति न वा इति उत्तरमस्ति यत् तत् लोपे तस्य लक्षणम् इत्यनेन पदसंज्ञा अस्ति एव अव्यतात् परस्य सुप् प्रत्ययानां च लुक् अभवत् अव्ययात् आप् सुपः इति सूत्रेण अतः अधि इति अव्यस्य परस्य सुप् प्रत्ययस्य लोपः जातः अव्ययात् आप् सुप् इति सूत्रेण यद्यपि प्रत्ययस्य लोपः जातः तथापि प्रत्ययस्य लक्षणं तिष्ठति अक्षुण्ण तिष्ठति इत्यतः पदसंज्ञा अस्ति एव हरि योग अधि अत्र प्रथमनिर्दिष्टं समास उपसर्जनम् महोदय अत्र किञ्चित् महोदय अत्र किञ्चित् भवान् जानाति एव शीघ्रं किञ्चित् वदामि साधारणतया अत्र यदा समाससंज्ञा दीयते तदा तत्र सम्पूर्णशब्दसमुदायस्य प्रातिपदिकसंज्ञा भवति इति कृत्वा कृत्तद्धितसमासाश्च इत्यनेन तत्र तस्य प्रातिपदिकसंज्ञा भवति प्रातिपदिकसंज्ञा अस्ति चेदेव सुपोधातुप्रातिपदिकयोः इत्यनेन सुपः लुक् भवति अपि च अत्र अस्मिन् परिच्छेदे किञ्चित् मुख्यविषयः अस्ति तत्र उपरि अलौकिकविग्रहवाक्ये अधियोगः सु इति न लिखितमस्ति यद्यपि अधियोगः सु इति न लिखितमस्ति तत्र सु इति नास्ति चेदपि तत्र अधि इति अव्ययपदं सुबन्तमेव कथम् अव्ययपदं साधारणतया अव्ययात् आप् सुपः इति सूत्रेण अव्ययपदस्य अन्ते स्थितस्य सुप्रत्ययस्य लोपः भवति इत्युक्ते सामान्य अवगमनं किम् इत्युक्ते अव्ययानि सुबन्तानि भवन्ति वा इति प्रश्नः उदेति किन्तु सर्वाणि अव्ययपदानि सुबन्तानि इत्युक्ते तेषाम् अन्ते सुप्रत्ययः पूर्वम् आसीत् किन्तु अव्ययात् आप् सुपः इति सूत्रेण तस्य अन्ते स्थितस्य सुप्रत्ययस्य लोपः भवति इति कृत्वा तत्र सुप्रत्ययः न दृश्यते अधि इति अपि पदमेव सुबन्तपदमेव सुप्तिङन्तं पदम् इति सूत्रेण तस्य पदसंज्ञा भवति इति अत्र अस्मिन् परिच्छेदे लिखितमस्ति वयं जानीमः यद्यपि तत्र प्रत्ययस्य लोपः भवति तथापि प्रत्ययलोपानन्तरमपि तत्र प्रत्ययलक्षणं तिष्ठति प्रत्ययलोपे प्रत्ययलक्षणम् इति सूत्रेण अधि इति शब्दस्य अपि पदसंज्ञा अस्ति एव इति तस्मिन् परिच्छेदे लिखितमस्ति अग्रे पठतु महोदय हरियोगः अधि हरियोग अधि अत्र प्रथमनिर्दिष्टं समास उपसर्जनम् इति सूत्रेण प्रथमविभक्त्या यत् पदं निर्दिश्यते समासविधायकसूत्रे तत् उपसर्जनसंज्ञकं भवति अत्र अव्ययं विभक्तिसमीप समृद्धि विरुद्धि अर्थभाव अत्यय सम्प्रति शब्दप्रादुर्भाव पश्चाद् यथा आनुपूर्व्य यौगपद्य तादृशसम्पत्तिसाकल्य अन्तवचनेषु इति समासविधायकसूत्रेण समासः विधीयते नित्यरूपेण अस्मिन् सूत्रे अव्ययम् इति पदं प्रथमविभक्तौ अस्ति अतः तस्य उपसर्जनसंज्ञा भवति अधुना उपसर्जनं पूर्वम् इति सूत्रेण उपसर्जनम् उपसर्जनसंज्ञकपदस्य पूर्वनिपातः भवति. पूर्वनिपातः पूर्वकार अलोपि विग्रहवाक्यम् अत्र अधि इति अव्ययम् अस्ति तस्य उपसर्जनसंज्ञा भूत्वा पूर्वनिपातः भवति. अधियोगा हरि अवैभावचः इत्यनेन अवैभावसमासेन निर्मितस्य शब्दस्य अव्ययम् इति संज्ञा भवति. अधिहरि इति शब्दः अव्ययसङ्गकः भवति. अधिहरि इदानीं लिङ्गस्य निर्णयः क्रियते. अवैभावच इत्येन अवैभावसमासस्य लिङ्गं भवति नपुंसकलिङ्गम्. अतः अधिहरि इति समस्तपदस्य लिङ्गं भवति नपुंसलिङ्गम्. अधिहरि महोदय अत्र किञ्चित् वदामि. अत्र एतत् सर्वम् अस्माभिः ज्ञातमेव. प्रथमानिर्दिष्टं समास उपसर्जनं वयं जानीमः. तत्र दीर्घं सूत्रमस्ति, तस्मिन् अव्ययम् इति पदमस्ति. अव्ययम् इति पदम् एव प्रथमाविभक्त्याम् अस्ति इति कृत्वा तत्र प्रथमानिर्दिष्टं समास उपसर्जनम् इत्यनेन तस्य अव्ययम् इत्यस्य पूर्वनिपातः भवति. तत्र उपसर्जनं पूर्वम् इति सूत्रेण तस्य पूर्वप्रयोगः भवति. एतावत्पर्यन्तम् अस्माभिः किं परिशीलितं? हरियोगः अधि इति लिखितमस्ति एतावत्पर्यन्तम्. अधुना अधियोगः हरि इत्युक्ते अधिशब्दस्य पूर्वप्रयोगः अभवत्. अनन्तरम् अव्ययीभावस्य इति सूत्रेण अव्ययीभावसमासम् अव्ययं भवति, समासः अव्ययं भवति, अपि च नपुंसकलिङ्गत्वम् अपि प्राप्नोति. तदेव सूत्रं. किन्तु अव्ययीभावस्य इति सूत्रं तत्र प्रथमाध्याये अस्ति, अपि च द्वितीयाध्याये अपि अस्ति. किन्तु तस्य कार्यं भिन्नम् इति अस्माभिः ज्ञातमेव. धन्यवादः महोदय. पुष्पा भगिनी भवती पठतु अधिहरि. अस्तु भगिनि. अधिहरि इदानीं सम्यक् इदानीं लिङ्गस्य अत्र लिङ्गस्य निर्णयः भवति. पठतु, तदपि पठतु. निर्णयः क्रियते इदानीं लिङ्गस्य निर्णयः क्रियते अव्ययीभावश्च इत्यनेन अव्ययीभावसमासस्य लिङ्गं भवति नपुंसकलिङ्गम्. अतः अधिहरि इति समस्तपदस्य लिङ्गं भवति नपुंसकलिङ्गम्. अधिहरि ह्रस्वो नपुंसके प्रातिपदिकस्य इति सूत्रेण नपुंसकलिङ्गे अजन्तस्य प्रातिपदिकस्य ह्रस्वः भवति. अतः अधिहरि इति अधिहरि इति भवति. अत्र एतावत्पर्यन्तम् अव्ययीभावसमासः अव्ययं भवति इति वयं ज्ञातवन्तः. किन्तु अत्र नपुंसकलिङ्गप्रसक्तिः किमर्थम् इत्युक्ते नपुंसकलिङ्ग पदमस्ति चेदेव वदतु अस्ति चेदेव प्रातिपदिकस्य इति सूत्रेण एव नपुंसकलिङ्गे ह्रस्वकारः भवति. ह्रस्व अजन्तस्य ह्रस्व आगच्छति. उत्तमम्. इत्युक्ते तत्र अव्ययीभावश्च द्वितीयाध्याये स्थितस्य अव्ययीभावश्च सूत्रेण पदं नपुंसकलिङ्गपदं भवति चेदेव ह्रस्वो नपुंसके प्रातिपदिकस्य इत्यस्य कार्यं भवति. किन्तु अत्र अधिहरि इत्यस्मिन् पदे दीर्घत्वं नास्ति, पूर्वमेव ह्रस्वत्वम् आसीत्. तथापि अस्य सूत्रस्य प्रसक्तिः अस्ति, किन्तु रूपपरिवर्तनं न भवति. यदि पदं तत्र माला दीर्घ आकारान्तपदम् अस्ति चेत् तस्य ह्रस्वत्वं भूत्वा माला इति भवति. किन्तु अत्र हरि इति शब्दः ह्रस्व इकारान्तपदमस्ति इति कृत्वा अत्र रूपपरिवर्तनं न दृश्यते. किन्तु ह्रस्वो नपुंसके प्रातिपदिकस्य सूत्रस्य प्रसक्तिः तु अस्ति, कार्यमपि भवति, किन्तु परिवर्तनं न दृश्यते. अग्रे पठतु. अधिहरि योगः सु अधिहरि इति प्रातिपदिकस्य अव्ययसंज्ञा भवति. अधुना सुप्रत्ययस्य उत्पत्तिः प्रातिपदिकात् प्रातिपदिकात् स्वौजस् मौट् षष्टाभ्यां अत्र अस्मिन् सूत्रे एकविंशतिसुप्रत्ययाः सन्ति. तदेव दीर्घं सूत्रमस्ति. अनेन सूत्रेण तस्मिन् सूत्रे केवलम् एकविंशतिसुप्रत्ययाः सन्ति. सु औज सम औट् षस् ताभ्यां भिस्नेभ्यां भ्यस् नस्यभ्यां भ्यस् नस् ओस् आम् तादृशरीत्या एकविंशतिप्रत्ययाः सन्ति. इत्युक्ते एतावता अत्र सम्पूर्णसमुदायस्य सम्पूर्णस्य वदतु प्रातिपदिकात् इत्यनेन ते सर्वे कार्यम् आगच्छति. भक्ति औ द्वितीय द्विवचने जस्तु बहुवचने इति प्रत्येकम् आगच्छति. अत्र अधिहरि इत्यस्य प्रातिपदिकसंज्ञा अस्ति चेदेव सुप्रत्ययस्य विधानं भवति. अत्र ज्ञाप्रातिपदिकात् इत्यस्मिन् प्रातिपदिकात् इति पदमस्ति. इत्युक्ते तस् अधिहरि इत्यस्य प्रातिपदिकसंज्ञा अस्ति चेदेव सु इति प्रथमाविभक्ति एकवचनप्रत्ययं योजयितुं शक्नुमः. तदर्थमेव तत्र सूत्रद्वयस्य प्रसक्तिः अस्ति. अग्रे पठतु. अधिहरि योगः सु अत्र अव्ययात् आप्सुपः इति सूत्रेण अव्ययात् परस्य सु प्रत्ययस्य लोपः भवति. आप्सुपः अव्ययीभावश्च इत्यनेन सूत्रेण अधिहरि इति अव्ययम् अस्ति इत्यतः सु प्रत्ययस्य लोपः भवति. अव्ययात् आप्सुपः इति सूत्रेण अधिहरि इति समस्तपदं निष्पन्नम्. अत्र अधिहरि इत्यस्य अदन्तम् अङ्गं नास्ति, अतः न अव्ययी भावात् अतो न अव्ययी भावादतोन्त्वपञ्चम्याः अतोन्त्व पञ्चम्याः तृतीया सप्तम्योर्बहुलं च अनयोः सूत्रयोः प्रसक्तिः नास्ति. एतस्मिन् विषये अग्रे वक्ष्यते. अस्तु, अत्र अधिहरि योगः सु अत्र अवयतापसुपः इत्यनेन परस्य सुप्रत्ययस्य लोपः भवति. अव्ययीभावश्च इत्यनेन अधिहरि इति अव्ययम् अधिहरि पूर्णतया अव्यये एव आगच्छति. अव्ययमस्ति पूर्णतया इत्यतः सुप्रत्ययस्य लोपः भवति अव्यायात् आप्तुपः इति सूत्रेण. तदेव इदानीं वक्तुम् अधिहरि इति समस्तपदं निष्पन्नं, तत्तु प्रातिपदिकं सम्पूर्ण समस्तपदम् अस्ति इति वदति. अत्र अधिहरि इत्यस्य अदन्तम् अङ्गं नास्ति, तत्र तथैव नाव्ययी भावात् अतोत्व पञ्चम्याः तृतीय सप्तम्यो बहुलं च इति सूत्रयोः प्रसक्तिः नास्ति इति वदति. इत्युक्ते एतावता वयम् अव्ययीभावश्च इति सूत्रेण अव्ययीभावसमासयुक्तं पदम् अव्ययं भवति इति अस्माभिः ज्ञातं. तत्पदं कथम् अव्ययं भवति इत्युक्ते अव्ययात् आप्सुपः इति सूत्रेण अन्तःस्थितस्य सुप्रत्ययस्य लोपः भवति इति कृत्वा तत्र समस्तपदम् अव्ययं भवति इति विषयः. किन्तु पूर्वमेव उक्तमस्ति अनदन्तम् इति अनदन्त उदाहरणं दत्तमस्ति. इत्युक्ते अत्र उत्तरपदम् अनदन्तं, हरि इति अदन्तं नास्ति इति कृत्वा नाव्ययी भावादतोऽन्त्वपञ्चम्याः तृतीया सप्तम्योर्बहुलम् इति सूत्रद्वयस्य प्रसक्तिः अस्मिन् प्रसङ्गे नास्ति. किन्तु अधिवनम्, अधिकैलासम्, अधिवैकुण्ठम् इत्यादिषु पदेषु तत्र नाव्ययी भावादतोऽन्त्वपञ्चम्याः इत्यनेन अमादेशः भवति. अपि च पञ्चमी विभक्त्याम् एकमेव रूपं तृतीया सप्तम्योर्बहुलम् इत्यनेन तृतीयाविभक्त्यां सप्तमी विभक्त्यां रूपद्वयं विकल्पेन सिद्ध्यति. एतत् सर्वम् अस्माभिः ज्ञातमेव. तत्र अधिहरि इति पदं योजयित्वा वाक्यद्वयं लिखितमस्ति, पठतु. वयं सर्वे अधिहरि वसामः. अधिहरि जगतः सृष्टिः भवति. इदानीं वक्तुं न वयं सर्वे वयम् अधिहरि वसामः इति वदनेन हरौ हरौ वसामः इति अधिहरि जगतः अधिहरि जगतः सृष्टिः भवति. अधिहरि जगतः सृष्टिः भवति. हरौ हरौ जगत् एव जगत् अस्ति इति हरौ जगतः जगत् अस्ति हरौ जगत् अस्ति हरौ जगत् जगत् अस्ति. तत्र किञ्चित् अवगमनं किञ्चित् क्लिष्टकरम् अस्ति, किन्तु तत् समीचीनमेव. वाक्यं तु बहु उत्तमं वाक्यं. तत्र किञ्चित् अवगम्यते चेत् बहु उत्तमरीत्या भवति. अत्र बहु शीघ्रं श्रीराम महोदय, अत्र उपरि एकं परिच्छेदमस्ति, एकः परिच्छेदः अस्ति, तस्मिन् परिच्छेदे किञ्चित् लिखितमस्ति. भवान् शीघ्रं पठित्वा विवृणोतु. अस्मिन् सूत्रे अव्ययम् इति पदस्य षोडश अर्थाः सन्ति इति ज्ञातम्. अस्तु भगिनि, अस्मिन् सूत्रे अव्ययम् इति पदस्य षोडश अर्थाः सन्ति इति ज्ञातं, परन्तु एतेषाम् अव्ययानाम् इतोपि अधिकाः अर्थाः अर्हन्ति. तेषाम् अर्थानां समर्थनार्थं सूत्रस्य योगविभागः क्रियते. सूत्रस्य अर्थं विकासयितुं कौमुद्यां सूत्रस्य योगविभागः कृतः. योगविभागे अव्ययम् इति एकः पृथग्भागः क्रियते, अपशिष्टभागाः अन्यभागः क्रियते. योगविभागात् सूत्रस्य अर्थद्वयम् एवं भवति. प्रथमभागस्य अर्थः अस्ति अव्ययम् इति पदं यत् सूत्रे अस्ति तस्य समासः भवति सुबन्तेन पदेन सह अव्ययीभावसमासश्च भवति. द्वितीयभागस्य अर्थः एवं भवति विभक्त्यादिषु अर्थेषु अव्ययस्य सुबन्तेन सह समासः भवति अविभावसमासश्च भवति. एतादृशयोगविभागेन न केवलं षोडश अर्थाः स्वीक्रियन्ते अपि तु तस्मात् अधिकाः अर्थाः अपि स्वीक्रियन्ते. अत्र एतादृशयोगविभागेन प्राचीनकाले अविभावसमासस्य विषये ये प्रयोगाः दृश्यन्ते तेषां प्रयोगानां समर्थनं शक्यते. पूर्वम् अस्माभिः पठितं यत् एतेषां केवलसमासानां समर्थनं सहसुपा इति सामान्यसूत्रेण क्रियते इति, तर्हि अत्र प्रकृतसूत्रे योगविभागस्य का आवश्यकता? अग्रे अपि पठतु. अस्तु, वस्तुतः तु योगविभागस्य आवश्यकता नास्ति, परन्तु केचन वैयाकरणाः उच्यन्ते यत् तेषां समासानां समर्थनं सहसुपा इति सूत्रेण नास्ति, परन्तु विधायकसूत्रे एव योगविभागं कृत्वा समर्थनं करणीयम् इति. तदर्थं योगविभागस्य विषये उक्तं यत् किमपि भवतु प्राचीनप्रयोगानां समर्थनं कथञ्चित् करणीयं योगविभागेन वा नो चेत् सहसुपा इति सूत्रेण वा. तादृश समासान् कर्तुं वयं न अर्हामः. वयं तु केवलं षोडशेषु अर्थेषु एव समासं कर्तुं शक्नुमः. अस्तु, अत्र किम् उक्तमस्ति इत्युक्ते प्राचीनकाले अविभावसमास रूप पदानि प्रयुक्तानि कविभिः, तु अनन्तरं व्याकरणशास्त्रं लिखितं भवेत् अहं चिन्तयामि. अस्माकं व्याकरणशास्त्रे षोडश अर्थेषु एव अविभावसमासः भवति. अतः कथं वा पूर्वोक्तानां पदानां समासकार्यं भवति इति प्रश्नः उदेति. तदा कौमुद्यां तत्र विभागद्वयं दत्तमस्ति. प्रथमभागः अव्ययम् इति पदं यत् सूत्रे अस्ति तस्य समासः भवति सुबन्तेन, तद् प्रथमभागः. द्वितीयभागः अस्ति विभक्त्यादिषु अर्थेषु अव्ययस्य सुबन्तेन सह समासः भवति एतादृशयोगविभागः. योगविभागः इति द्वितीयभागः अस्ति, न तु तत्र केवलं षोडश अर्थेषु भवति, अन्येषु अर्थेषु अपि भवति इति वैयाकरणाः स्वीकुर्वन्ति. तत्र द्विप्रकारेण समासः कर्तुं शक्यते. इत्युक्ते सः ये अव्ययभावसमासपदानि विभक्तिसमीपसम् तेन सूत्रेण न क्रियते, तदा सहसुपा इति सूत्रेण कर्तुं शक्यते इति केचन वैयाकरणः वदन्ति. अन्ये च वदन्ति शास्त्रे उक्तं यत् सूत्रमस्ति तेन एव समासः करणीयः इति केचन वदन्ति. किमपि भवतु तद् अस्माकं विचारस्य विषयः नास्ति. अस्माकं यदा वयं अविभावसमासः कुर्मः तदा षोडश अर्थेषु एव वयं कर्तुं शक्नुमः इति अर्थः अस्ति. तद् समीचीनमहं जानामि, तावत् मया अवगतम्. इत्युक्ते एतावत् अत्र पृथक् पृथक् भागं कृत्वा तत्र परिशीलनं कुर्मः, तत्र योगविभागः क्रियते इति. केवलम् अर्थबोधदृष्ट्या तादृशविभागः क्रियते इति मम चिन्तनम्. इत्युक्ते तत्र यथा भवत्या उक्तं, सहसुपा भवता उक्तं, सहसुपा इति सूत्रेणापि समस्तपदानां समर्थनं कर्तुं शक्यते. किन्तु अत्र योगविभागं कृत्वा अपि प्राचीनप्रयोगाणां समर्थनं कथञ्चित् करणीयं, संहौ तेषां समस्तपदानां प्रयोगं समर्थनं करणीयम् इति अस्ति. किन्तु तादृशरीत्या वयं समस्तपदानि निर्मातुं न अर्हामः, अपि च अत्र इतोपि किं लिखितमस्ति तावदेव. अनन्तरम् अग्रिमे परिच्छेदे केवलं विभाषा इति अधिकारसूत्रस्य प्रसङ्गे लिखितमस्ति, तत् सर्वं वयं पठितवन्तः. तत्र विभाषा इति सूत्रस्य अनन्तरं समासविधानं विकल्पेन भवति, तस्मात् पूर्वं नित्यरूपेण भवति इति अस्माभिः ज्ञातमेव. अत्र विग्रहवाक्यं लिखितमस्ति, साधारणतया अव्ययीभावसमासे अस्वपदविग्रहवाक्यं दृश्यते. इत्युक्ते समासघटकैः पदैः विना विग्रहवाक्यं लिखामः अत्र. तत्र न विद्यते स्वपदविग्रहः यस्य सः. अश्वपदविग्रहः इति बहुव्रीहिसमासः अस्ति तस्मिन् पदे, तत्र विग्रहवाक्यं लिखितमस्ति. अपि च अश्वपदविग्रहवाक्यप्रसङ्गे वयं दृष्टवन्तः एव बहु परिचितम् उदाहरणमेव उपकृष्णम्. अत्र उपकृष्णम् इत्युक्ते कृष्णस्य समीपं, किन्तु कृष्णस्य उप इति न कदापि वक्तुं शक्नुमः. तथा वदामश्चेत् तत् अर्थबोधः न भवति इति कृत्वा अव्ययीभावसमासे अश्वपदविग्रहवाक्यमस्ति, अपि च समासविधानं नित्यरूपेण भवति इति वयं पूर्वमेव ज्ञातवन्तः. अधुना अत्र स्थगयाम. अग्रिमे सप्ताहे पुनः मिलित्वा अत्र अव्ययीभावसमासप्रसङ्गे इतोपि अन्यान् विषयान् ज्ञास्यामः. सर्वेषां धन्यवादः. धन्यवादः. शुभरात्रिः. धन्यवादः. धन्यवादः भगिनी. धन्यवादः.